कृष्णयजुर्वेद तैतिरीय शाखायाम् सप्तमकाण्डे प्रथमप्रपाठकस्य धनपाठः प्रारम्भः। प्रजननम् ज्योतिर्ज्योतिः प्रजननम् प्रजननम् ज्योतिरग्निरग्निर्ज्योतिः प्रजननम् प्रजननम् ज्योतिरग्निः प्रजननमिति प्राजननम् ज्योतिरग्निरग्निर्ज्योतिर्ज्योतिरग्निर्देवतानाम् देवतानामग्निर्ज्योतिर्ज्योतिरग्निर्देवतानाम् अग्निर्देवतानाम् देवतानामग्निरग्निर्देवतानाम् ज्योतिर्ज्योतिर्देवतानामग्निरग्निर्देवतानाम् ज्योतिः देवतानाम् ज्योतिर्ज्योतिर्देवतानाम् देवतानाम् ज्योतिर्विराट् विराट् ज्योतिर्देवतानाम् देवतानाम् ज्योतिर्विराट् ज्योतिर्विराट् विराट् ज्योतिर्ज्योतिर्विराट् छन्दसाम् छन्दसाम् विराट् ज्योतिर्ज्योतिर्विराट् छन्दसाम् विराट् छन्दसाम् छन्दसाम् विराट् विराट् छन्दसाम् ज्योतिर्ज्योतिश्छन्दसाम् विराट् विराट् छन्दसाम् ज्योतिः विराडिति विराड् छन्दसाम् ज्योतिर्ज्योतिश्छन्दसाम् छन्दसाम् ज्योतिर्विराट् विराट् ज्योतिश्छन्दसाम् छन्दसाम् ज्योतिर्विराट् ज्योतिर्विराट् विराट् ज्योतिर्ज्योतिर्विराट् वाचो वाचो विराट् ज्योतिर्ज्योतिर्विराट् वाच विराट् वाचो वाचो विराट् विराट् वाचो अग्नामग्नौ वाचो विराट् विराट् वाचो अग्नौ विराडिति विराड् वाचो अग्नामग्नौ वाचो वाचो अग्नौ समो समग्नौ वाचो वाचो अग्नौ सम् अग्नौ समो समग्नावग्नौ सन्तिष्ठते तिष्ठते समग्नावग्नौ सन्तिष्ठते सन्तिष्ठते तिष्ठते सगो सन्तिष्ठते विराजम् विराजम् तिष्ठते सगो सन्तिष्ठते विराजम् तिष्ठते विराजम् विराजम् तिष्ठते तिष्ठते विराजमभ्यभिराजम् तिष्ठते तिष्ठते विराजमभि विराजमभ्यभिराजम् विराजमभि सगोंसमभिराजम् विराजमभिसम् विराजमिति विराजम् अभिसगोंसमभ्यभिसम्पद्यते पद्यते समभ्यभिसम्पद्यते सम्पद्यते पद्यते सगों सम्पद्यते तस्मात् तस्मात् पद्यते सगों सम्पद्यते तस्मात् पद्यते तस्मात्तस्मात् पद्यते पद्यते तस्मात्तत्तत्तस्मात् पद्यते पद्यते तस्मात्तत् तस्मात्तत्तत्तस्मात्तस्मात्तज्योतिर्ज्योतिस्तत्तस्मात्तस्मात्तज्योतिः तज्ज्योतिर्ज्योतिस्तत्तज्योतिरुच्यते ज्योतिस्तत्तज्योतिरुच्यते ज्योतिरुच्यते द्वौ द्वावुच्यते ज्योतिर्ज्योतिरुच्यते द्वौ उच्यते द्वौ द्वागुच्यत उच्यते द्वौ स्तोमौ स्तोमौ द्वागुच्यत उच्यते द्वौ स्तोमौ द्वौ स्तोमौ स्तोमौ द्वौ द्वौ स्तोमौ प्रातस्वनम् प्रातस्वनभ्य स्तोमौ द्वौ द्वौ स्तोमौ प्रातस्वनम् स्तोमौ प्रातस्वनम् प्रातस्वनग् स्तोमौ स्तोमौ प्रातस्वनम् वहतो वहतः प्रातस्वनग् स्तोमौ स्तोमौ प्रातस्वनम् वहतः प्रातस्वनम् वहतो वहतः प्रातस्वनम् प्रातस्वनम् वहतो यथा यथा वहतः प्रातस्वनम् प्रातस्वनम् वहतो यथा प्रातस्वनमिति प्रातः सवनम् वहतो यथा यथा वहतो वहतो यथा प्राणः प्राणो यथा वहतो वहतो यथा प्राणः यथा प्राणः प्राणो यथा यथा प्राणश्च च प्राणो यथा यथा प्राणश्च प्राणश्च च प्राणः प्राणश्च पानो पानश्च प्राणः प्राणश्च पानः प्राण इति प्राणः चापानो पानस्य चापानस्य चापानश्च चापानश्च अपानश्च चापानो पानश्च द्वौ द्वौ चापानो पानश्च द्वौ अपान इत्यपानः च द्वौ द्वौ च द्वौ माध्यन्दिनम् माध्यन्दिनम् द्वौ च द्वौ माध्यन्दिनम् द्वौ माध्यन्दिनम् माध्यन्दिनम् द्वौ द्वौ माध्यन्दिनकोसवनकोसवनम् माध्यन्दिनम् द्वौ द्वौ माध्यन्दिनकोसवनम् माध्यन्दिनकोसवनकोसवनम् माध्यन्दिनम् माध्यन्दिनकोसवनम् यथा यथा सवनम् माध्यन्दिनम् माध्यन्दिनकोसवनम् यथा सवनम् यथा यथा सवनकोसवनम् यथा चक्षुश्चक्षुर्यथा सवनकोसवनम् यथा चक्षुः यथा चक्षुश्चक्षुर्यथा यथा चक्षुश्चक्षुर्यथा यथा चक्षुश्च चक्षुश्च चक्षुश्चक्षुश्च श्रोत्रग्श्रोत्रम् च चक्षुश्चक्षुश्च श्रोत्रम् श्रोत्रग्श्रोत्रम् च श्रोत्रम् च श्रोत्रम् च श्रोत्रम् च श्रोत्रम् च श्रोत्रग्श्रोत्रम् च द्वौ द्वौ च श्रोत्रग्श्रोत्रम् च द्वौ च द्वौ द्वौ च द्वौ तृतीयसवनम् तृतीयसवनम् द्वौ च द्वौ तृतीयसवनम् द्वौ तृतीयसमनम् तृतीयसमनम् द्वौ द्वौ तृतीयसमनम् यथा यथा तृतीयसमनम् द्वौ द्वौ तृतीयसमनम् यथा तृतीयसमनम् यथा यथा तृतीयसमनम् तृतीयसमनम् यथा वाग्वाग्यथा तृतीयसमनम् तृतीयसमनम् यथा वाग् तृतीयसमनमिति तृतीयसमनम् यथा वाग्वाग्यथा यथा वाक्च च वाग्यथा यथा वाक्च वाक्च च वाग्वाक्च प्रतिष्ठा प्रतिष्ठा च वाग्वाक्च प्रतिष्ठा प्रतिष्ठा प्रतिष्ठा च च प्रतिष्ठा च च प्रतिष्ठा च च प्रतिष्ठा च प्रतिष्ठा च च प्रतिष्ठा प्रतिष्ठा च पुरुषसंहितः पुरुषसंहितस्य प्रतिष्ठा प्रतिष्ठा च पुरुषसंहितः प्रतिष्ठेति प्रतिष्ठा च पुरुषसंहितः पुरुषसंहितस्य च पुरुषसंहितो वै वै पुरुषसंहितस्य च पुरुषसंहितो वै पुरुषसंहितो वै वै पुरुषसंहितः पुरुषसंहितो वा एष एष वै पुरुषसंहितः पुरुषसंहितो वा एषः पुरुषसंहित इति पुरुषसंहितः वा एष एष वै वा एष यज्ञो यज्ञ एष वै वा एष यज्ञः एष यज्ञो यज्ञ एष एष यज्ञोऽस्थोरिरस्थोरिर्यज्ञ एष एष यज्ञोऽस्थोरिः यज्ञोऽस्थोरिरस्थोरिर्यज्ञो यज्ञोऽस्थोरिर्यञ्यमस्थोरिर्यज्ञो यज्ञोऽस्थोरिर्यम् अस्थोरिर्यञ्यमस्थोरिरस्थोरिर्यम् कामम् कामञ्यमस्थोरिरस्थोरिर्यम् कामम् यम् कामम् कामञ्यञ्यम् कामम् कामयते कामयते कामञ्यञ्यम् कामम् कामयते कामम् कामयते कामयते कामम् कामम् कामयते तन्तम् कामयते कामम् कामम् कामयते तम् कामयते तन्तम् कामयते कामयते तमेतेनैतेन तम् कामयते कामयते तमेतेन तमेतेनैतेन तन्तमेतेनाभ्याभ्येतेन तन्तमेतेनाभि एतेनाभ्याभ्येतेनैतेनाभ्यश्रुते श्रुतेभ्येतेनैतेनाभ्यश्रुते अभ्यश्रुते श्रुतेभ्याभ्यश्रुते सर्वगो सर्वमश्रुतेभ्या अभ्यश्रुते सर्वम् अश्रुते सर्वगो सर्वमश्रुते श्रुते सर्वगोहि सर्वमश्रुते श्रुते सर्वगोहि सर्वगोहि सर्वगो सर्वग्रह्यस्थोरिणास्थोरिणा हि सर्वगो सर्वग्रह्यस्थोरिणा ह्यस्थोरिणास्थोरिणा हि ह्यस्थोरिणाभ्यश्रुतेभ्यश्रुतेस्थोरिणा हि ह्यस्थोरिणाभ्यश्रुते अस्थोरिणाभ्यश्रुते एभ्यश्रुते स्थोरिणास्थोरिणाभ्यश्रुते एग्निष्टोमेनाग्निष्टोमेनाभ्यश्रुते स्थोरिणास्थोरिणाभ्यश्रुते एग्निष्टोमेन अभ्यश्रुते एग्निष्टोमेनाग्निष्टोमेनाभ्यश्रुते एभ्यश्रुते एग्निष्टोमेन वै वाग्निष्टोमेनाभ्यश्रुते एभ्यश्रुते एग्निष्टोमेन वै अभ्यश्नुत इत्यभि अश्नुते अग्निष्टोमेन वै वाग्निष्टोमेनाग्निष्टोमेन वै प्रजापतिः प्रजापतिर्वाग्निष्टोमेनाग्निष्टोमेन वै प्रजापतिः अग्निष्टोमेनेत्यग्निस्तोमेन वै प्रजापतिः प्रजापतिर्वै वै प्रजापतिः प्रजाः प्रजाः प्रजापतिर्वै वै प्रजापतिः प्रजाः प्रजापतिः प्रजाः प्रजाः प्रजापतिः प्रजापतिः प्रजा सृजदासृजित प्रजाः प्रजापतिः प्रजापतिः प्रजा सृजित प्रजापतिरिति प्रजापतिः प्रजा असृजतासृजत प्रजाः प्रजा असृजतास्ता असृजत प्रजाः प्रजा असृजतताः प्रजा इति प्राजाः असृजतास्ता असृजतासृजता अग्निष्टोमेनाग्निष्टोमेन ता असृजतासृजता अग्निष्टोमेन ता अग्निष्टोमेनाग्निष्टोमेन तास्ता अग्निष्टोमेनैवैवाग्निष्टोमेन तास्ता अग्निष्टोमेनैव अग्निष्टोमेनैवैवाग्निष्टोमेनाग्निष्टोमेनैव परिपर्येवाग्निष्टोमेनाग्निष्टोमेनैव परि अग्निष्टोमेनेत्यग्निस्तोमेन एव परिपर्येवैव पर्यगृह्णादगृह्णात् पर्येवैव पर्यगृह्णात् पर्यगृह्णादगृह्णात् परिपर्यगृह्णात्तासान् तासामगृह्णात् परिपर्यगृह्णात्तासाम् गृह्णात्तासाम् तासामगृह्णादगृह्णात्तासाम् परिगृहीतानाम् परिगृहीतानाम् तासामगृह्णादगृह्णात्तासाम् परिगृहीतानाम् तासाम् परिगृहीतानाम् परिगृहीतानाम् तासाम् तासाम् परिगृहीतानामश्वतरो अश्वतरः परिगृहीतानाम् तासाम् तासाम् परिगृहीतानामश्वतरः परिगृहीतानामश्वतरो अश्वतरः परिगृहीतानाम् परिगृहीतानामश्वतरोत्यत्यश्वतरः परिगृहीतानाम् परिगृहीतानामश्वतरोति परिगृहीतानामिति परिगृहीतानाम् अश्वतरोत्यश्वतरोऽश्वतरोत्यप्रवदा प्रवदात्यश्वतरो अश्वतरोत्यप्रवदा अत्यप्रवदा प्रवदात्यत्यप्रवदतस्य तस्या प्रवदात्यत्यप्रवदतस्य अप्रवदतस्य तस्या प्रवदा प्रवदतस्यानुहायानुहाय तस्या प्रवदा प्रवदतस्यानुहाय तस्यानुहायानुहाय तस्य तस्यानुहाय रेतो रेतोऽनुहाय तस्य तस्यानुहाय रेतः अनुहाय रेतो रेतो नुहायानुहाय रेत आ रेतो नुहायानुहाय रेत आ अनुहायेत्यनुहाय रेत आ रेतो रेत आ दत्ता दत्ता रेतो रेत आ दत्ता आदत्ता दत्ता दत्त तत्तद दत्ता दत्त तद अदत्त दत्तद दत्ता दत्त तद्गर्दभे गर्दभे तदत्ता दत्त तद्गर्दभे तद्गर्दभे गर्दभे तत्त्वगर्दभे निगर्दभे तत्त्वगर्दभेनि आहुर्मणभायाम् मणभायामाहुराहुर्मणभायान्निनि वणभायामाहुराहुर्मणभायान्नि वणभायान्निनि वणभायाम् मणभायान्यमार्डमार्णि वणभायाम् मणभायान्यमार्डमार्णिन्यमार्डिदीत्यमार्णिन्यमार्डिति अमार्डिदीत्यमार्डमार्डिति तस्मात्तस्मादित्यमार्डमार्डिति तस्मात् इति तस्मात्तस्मादिदेति तस्मात् मणभा वणभा तस्मादिदेति तस्मात् मणभा अथो आहुराहुरथो अथो आहुरोषधीष्वोषधीष्वाहुरथो अथो आहुरोषधीषु अथो इत्यथो आहुरोषधीष्वोषधीष्वाहुराहुरोषधीषु निन्योषधीष्वाहुराहुरोषधीषुनि ओषधीषु निन्योषधीष्वोषधीषुन्यमार्गमार्ण्योषधीष्वोषधीषुन्यमार्गमार्ण्यमार्गितीत्यमार्ण्यमार्गिति अमार्गितीत्यमार्गमार्गितिस्मात्तस्मादित्यमार्गमार्गितिस्मात् इति तस्मात्तस्मादिधीतिस्मादोषधयोषधयस्तस्मादिधीतिस्मादोषधयस्तस्मादोषधयोनभ्यक्ता अनभ्यक्ता ओषधयस्तस्मात्तस्मादोषधयोनभ्यक्ताः ओषधयोनभ्यक्ता अनभ्यक्ता ओषधयोषधयोनभ्यक्ता रेभञ्जिरेभञ्जनभ्यक्ता ओषधयोषधयोनभ्यक्ता रेभन्ति अनभ्यक्ता रेभञ्जिरेभञ्जनभ्यक्ता अनभ्यक्ता रेभञ्जथो अथो रेभञ्जनभ्यक्ता अनभ्यक्ता रेभञ्जथो अनभ्यक्ता इत्यनभि अक्ताः रेभञ्जथो अथो रेभञ्जिरेभञ्जथो आहुराहुरथो रेभञ्जिरेभञ्जथो आहु अथो आहुराहुरथो अथो आहुप्रजासु प्रजास्वाहुरथो अथो आहुप्रजासु अथो इत्यथो आहुप्रजासु प्रजास्वाहुराहुप्रजासु निनिप्रजास्वाहुराहुप्रजासुनि प्रजासुनिनिप्रजासु प्रजासुन्यमार्गमार्ण्यप्रजासु प्रजासुन्यमार्ग प्रजास्विनिप्राजासु अमार्गमार्ण्यमार्गितीत्यमार्ण्यमार्गिति अमार्गितीत्यमार्गमार्गितितस्मात्तस्मादित्यमार्गमार्गितितस्मात् इति तस्मात्तस्मादिदेति तस्मात् यमौ यमौ तस्मादिदेति तस्मात् यमौ तस्मात् यमौ यमौ तस्मात् तस्मात् यमौ जायते जायते यमौ तस्मात् तस्मात् यमौ जायते जायते यमौ यमौ जायते तस्मात् तस्मात् जायते यमौ यमौ जायते तस्मात् जायते तस्मात् तस्मात् जायते जायते तस्मादश्वधरो अश्वधरस्तस्मात् जायते जायते जायते तस्मादश्वधरः जायते इति जायते तस्मादश्वधरो अश्वधरस्तस्मात् तस्मादश्वधरो ननाश्वधरस्तस्मात् तस्मादश्वधरो न अश्वधरो नन आत्तरेता हि ह्यात्तरेता आत्तरेता हि तस्मात् तस्माद्ध्यात्तरेता आत्तरेता हि तस्मात् आत्तरेता इत्यात्तरेतः तस्मात् तस्माद्धि तस्मात् बर्हिषि बर्हिषि तस्माद्धि तस्मात् बर्हिषि तस्मात् बर्हिषु बर्हिषु तस्मात् तस्मात् बर्हिष्यनवकृतो नवकृतो बर्हिषु तस्मात् तस्मात् बर्हिष्यनवकृतः बर्हिष्यनवकृतो नवकृतो बर्हिषु बर्हिष्यनवकृतः सर्ववेदसे सर्ववेदसे नवकृतो बर्हिषु बर्हिष्यनवकृतः सर्ववेदसे अनववेदः सर्ववेदसे सर्ववेदसे नवकृतो नवकृतः सर्ववेदसे वा सर्ववेदसे नवकृतो नवकृतः सर्ववेदसे वा अनवकृत इत्यनवाकृतः सर्ववेदसेवा सर्ववेदसे सर्ववेदसेवा सहस्रे सहस्रे वा सर्ववेदसे सर्ववेदसेवा सहस्रे सर्ववेदस इति सर्ववेदसे सहस्रे सहस्रे वा सहस्रे वा सहस्रे वा सहस्रे वा सहस्रे वा सहस्रे सहस्रे वावकृत्तोऽवकृत्तो वा सहस्रे सहस्रे वावकृतः वावकृत्तोऽवकृत्तो वावकृत्तोऽत्यत्यवकृत्तो वावकृत्तोऽति अवकृत्तोऽत्यत्यवकृत्तोऽवकृत्तोऽतिः ह्यत्यवकृत्तोऽवकृत्तोऽतिः अवकृत्त इत्यवकृतः अतिः ह्यत्यधिह्यप्रवता प्रवत ह्यत्यधिह्यप्रवत ह्यप्रवता प्रवतहिह्यप्रवतयो यो प्रवतहिह्यप्रवतयः अप्रवदयो यो प्रवदा प्रवदय एवमेवं यो प्रवदा प्रवदय एवम् य एवमेवं यो य एवम् विद्वान् विद्वानेवं यो य एवम् विद्वान् एवम् विद्वान् विद्वानेवमेवं विद्वानग्निष्टोमेनाग्निष्टोमेन विद्वानेवमेवं विद्वानग्निष्टोमेन विद्वानग्निष्टोमेनाग्निष्टोमेन विद्वान् विद्वानग्निष्टोमेन यजते यजते अग्निष्टोमेन विद्वान् विद्वानग्निष्टोमेन यजते अग्निष्टोमेन यजते यजते अग्निष्टोमेन अग्निष्टोमेन यजते प्रयजते अग्निष्टोमेन अग्निष्टोमेन यजते प्र अग्निष्टोमेनेत्यग्निस्तोमेन यजते प्रयजते यजते प्रजाता अजाताः प्रयजते यजते प्रजाताः प्राजाता अजाताः प्रजाताः प्रजाः प्रजा अजाताः प्रजाताः प्रजाः अजाताः प्रजाः प्रजा अजाता अजाताः प्रजा जनयति जनयति प्रजा अजाता अजाताः प्रजा जनयति प्रजा जनयति जनयति प्रजाः प्रजा जनयति परि परि जनयति प्रजाः प्रजा जनयति परि प्रजा इति प्राजाः जनयति परि परि जनयति जनयति परि प्रजाताः प्रजाताः परि जनयति जनयति परि प्रजाताः परि प्रजाताः प्रजाताः परि परि प्रजाता गृह्णाति गृह्णाति प्रजाताः परि परि प्रजाता गृह्णाति प्रजाता गृह्णाति गृह्णाति प्रजाताः प्रजाता गृह्णाति तस्मात् तस्मात् गृह्णाति प्रजाताः प्रजाता गृह्णाति तस्मात् प्रजाता इति प्राजातः गृह्णाति तस्मात् तस्मात् गृह्णाति गृह्णाति तस्मादाहुराहुस्तस्मात् गृह्णाति गृह्णाति तस्मादाहुः तस्मादाहुराहुस्तस्मात् तस्मादाहुर्ज्येष्ठयज्ञोज्येष्ठयज्ञ आहुस्तस्मात् तस्मादाहुर्ज्येष्ठयज्ञः आहुर्ज्येष्ठयज्ञोर्ज्येष्ठयज्ञ आहुराहुर्ज्येष्ठयज्ञ इति ज्येष्ठयज्ञ आहुराहुर्ज्येष्ठयज्ञ इति ज्येष्ठयज्ञ इति ज्येष्ठयज्ञोर्ज्येष्ठयज्ञ इति प्रजापतिः प्रजापतिरिति ज्येष्ठयज्ञोर्ज्येष्ठयज्ञ इति प्रजापतिः ज्येष्ठयज्ञ इति ज्येष्ठयज्ञः इति प्रजापतिः प्रजापतिरिति प्रजापतिर्वाव प्रजापतिरिति प्रजापतिर्वाव प्रजापतिर्वाव वाव प्रजापतिः प्रजापतिर्वाव ज्येष्ठो ज्येष्ठो वाव प्रजापतिः प्रजापतिर्वाव ज्येष्ठः प्रजापतिरिति प्रजापतिः वाव ज्येष्ठो ज्येष्ठो वाव ज्येष्ठः स ज्येष्ठो वाव ज्येष्ठः सः ज्येष्ठः स ज्येष्ठो ज्येष्ठः स हि ज्येष्ठो ज्येष्ठः स हि स हि स सह्येतेन हितेन हि स सह्येतेन ह्येतेनैतेन ह्येतेनाग्रेग्र एतेन ह्येतेनाग्रे एतेनाग्रेग्र एतेनैतेनाग्रेयजतायजताग्र एतेनैतेनाग्रेयजता अग्रेयजतायजताग्रेग्रेयजत प्रजापतिः प्रजापतिरयजताग्रेग्रेयजत प्रजापतिः अयजत प्रजापतिः प्रजापतिरयजतायजत प्रजापतिरकामयता कामयत प्रजापतिरयजतायजत प्रजापतिरकामयत प्रजापतिरकामयता कामयत प्रजापतिः प्रजापतिरकामयत प्राकामयत प्रजापतिः प्रजापतिरकामयत प्रजापतिरित प्रजा अकामयत प्राकामयता कामयत प्रजायेयजायेय प्राकामयता कामयत प्रजायेय प्रजायेयजायेय प्रजायेयेति जायेय प्रजायेयेति जायेयेति जायेय जायेयेति स इति जायेय जायेयेति सः इति स इति समुखतो मुखतः स इति समुखतः समुखतो मुखदस्य समुखदस्त्रिवृतम् त्रिवृतम् मुखदस्य समुखदस्त्रिवृतम् मुखदस्त्रिवृतम् त्रिवृतम् मुखतो मुखदस्त्रिवृतन्यर्ण्यष्ट्रिवृतम् मुखतो मुखदस्त्रिवृतन्यः त्रिवृतन्यर्ण्यष्ट्रिवृतम् त्रिवृतन्यरमिमीता ममेतनिष्ट्रिवृतम् त्रिवृतन्यरमिमीता त्रिवृतमिति त्रिवृतम् निरमिमीतामिमेतनिर्निरममेतदन्तममिमेतनिर्निरममेतदम् अमिमेतदन्तममिमेतामिमेतदमग्निरग्निस्तममिमीतामिमेतदमग्निः तमग्निरग्निस्तन्तमग्निर्देवता देवताग्निस्तन्तमग्निर्देवता अग्निर्देवता देवताग्निरग्निर्देवतान्वनुदेवताग्निरग्निर्देवतानु देवतान्वनुदेवता देवतान्वसृज्यतासृज्यतानुदेवता देवतान्वसृज्यता अन्वसृज्यतासृज्यतान्वन्वसृज्यत गायत्री गायत्र्यसृज्यतान्वन्वसृज्यत गायत्री असृज्यत गायत्री गायत्र्यसृज्यतासृज्यत गायत्री छन्दश्छन्दो गायत्र्यसृज्यतासृज्यत गायत्री छन्दः गायत्री छन्दश्छन्दो गायत्री गायत्री छन्दो रथन्तरगो रथन्तरम् छन्दो गायत्री गायत्री छन्दो रथन्तरम् छन्दो रथन्तरगो रथन्तरम् छन्दश्छन्दो रथन्तरगो साम साम रथन्तरम् छन्दश्छन्दो रथन्तरगो साम रथन्तरगोसाम सामरथन्तरगोरथन्तरगोसाम ब्राह्मणो ब्राह्मणः सामरथन्तरगोरथन्तरगोसाम ब्राह्मणः रथन्तरमिरथन्तरम् साम ब्राह्मणो ब्राह्मणः सामसाम ब्राह्मणो मनुष्याणाम् मनुष्याणाम् ब्राह्मणः सामसाम ब्राह्मणो मनुष्याणाम् ब्राह्मणो मनुष्याणाम् मनुष्याणाम् ब्राह्मणो ब्राह्मणो मनुष्याणामजोजो मनुष्याणाम् ब्राह्मणो ब्राह्मणो मनुष्याणामज मनुष्याणामजोजो मनुष्याणाम् मनुष्याणामजः पशूनाम् पशूनामजो मनुष्याणाम् मनुष्याणामजः पशूनाम् अजः पशूनाम् पशूनामजोजः पशूनाम् तस्मात्तस्मात् पशूनामजोजः पशूनाम् तस्मात् पशूनाम् तस्मात्तस्मात् पशूनाम् पशूनाम् तस्मात्ते तस्मात् पशूनाम् पशूनाम् तस्मात्ते तस्मात्ते तस्मात्तस्मात्ते मुख्या मुख्यास्ते तस्मात्तस्मात्ते मुख्या ते मुख्या मुख्यास्ते ते मुख्या मुखतो मुखतो मुख्यास्ते ते मुख्या मुखतः मुख्या मुखतो मुखतो मुख्या मुख्या मुखतो हि मुखतो मुख्या मुख्या मुखतो हि मुखतो हि मुखतो मुखतो ह्यसृज्यन्तासृज्यन्त हि मुखतो मुखतो ह्यसृज्यन्त ह्यसृज्यन्तासृज्यन्त हि ह्यसृज्यन्तो रस उरसो सृज्यन्त हि ह्यसृज्यन्तो रसः असृज्यन्तो रस उरसो सृज्यन्तासृज्यन्तो रसो बाहुभ्याम् बाहुभ्यामुरसो सृज्यन्तासृज्यन्तो रसो बाहुभ्याम् बाहुभ्याम् बाहुभ्यामुरसपुरसो बाहुभ्याम् पञ्चदशम् पञ्चदशम् बाहुभ्यामुरसपुरसो बाहुभ्याम् पञ्चदशम् बाहुभ्याम् पञ्चदशम् पञ्चदशम् बाहुभ्याम् बाहुभ्याम् पञ्चदशम् निर्णिष्पञ्चदशम् बाहुभ्याम् बाहुभ्याम् पञ्चदशनि बाहुभ्यामिति बाहुभ्याम् पञ्चदशम् निर्णिष्पञ्चदशम् पञ्चदशम् निरममेतामवेदनिष्पञ्चदशम् पञ्चदशम् निरममेत पञ्चदशमिति पञ्चादशम् निरममेतामेतनिर्निरममेतदन्तममिमेतनिर्निरममेतदम् अमिमेतदन्तममिमेतामिमेततमिन्द्र इन्द्रस्तममिमेतामिमेततमिन्द्रः रविन्द्र इन्द्रस्तन्तमिन्द्रो देवता देवतेन्द्रस्तन्तमिन्द्रो देवता इन्द्रो देवता देवतेन्द्र इन्द्रो देवतान्वो देवतेन्द्र इन्द्रो देवतानु देवतान्वनु देवता देवतान्वसृज्यता सृज्यतानु देवता देवतान्वसृज्यता अन्वसृज्यता सृज्यतान्वन्वसृज्यत त्रिष्टुप् त्रिष्टुप सृज्यतान्वन्वसृज्यत त्रिष्टुप असृज्यत त्रिष्टुप् त्रिष्टुप सृज्यता सृज्यत त्रिष्टुच्छन्दश्छन्दस्त्रिष्टुप सृज्यता सृज्यत त्रिष्टुच्छन्दः त्रिष्टुच्छन्दश्छन्दस्त्रिष्टुप्त्रिष्टुच्छन्द बृहत् बृहच्छन्दस्त्रिष्टुप् त्रिष्टुच्छन्द बृहत् छन्द बृहत् बृहच्छन्दश्छन्द बृहत्साम साम बृहच्छन्दश्छन्द बृहत्साम बृहत्साम साम बृहत् बृहत्साम राजन्यो राजन्यः साम बृहत् बृहत्साम राजन्यः सामराजन्यो राजन्यः साम सामराजन्यो मनुष्याणाम् मनुष्याणागो राजन्यः साम सामराजन्यो मनुष्याणाम् राजन्यो मनुष्याणाम् मनुष्याणागो राजन्यो राजन्यो मनुष्याणामविरविर्मनुष्याणागो राजन्यो राजन्यो मनुष्याणामभिः मनुष्याणामविरविर्मनुष्याणाम् मनुष्याणामविः पशूनाम् पशूनामविर्मनुष्याणाम् मनुष्याणामविः पशूनाम् अविः पशूनाम् पशूनामविरविः पशूनाम् तस्मात्तस्मात् पशूनामविरविः पशूनाम् तस्मात् पशूनाम् तस्मात्तस्मात् पशूनाम् पशूनाम् तस्मात्ते ते तस्मात् पशूनाम् पशूनाम् तस्मात्ते तस्मात्ते ते तस्मात्तस्मात्ते वीर्यावन्तो वीर्यावन्तस्ते तस्मात्तस्मात्ते वीर्यावन्तः ते वीर्यावन्तो वीर्यावन्तस्ते ते वीर्यावन्तो वीर्यावन्तस्ते ते वीर्यावन्तो वीर्यात् वीर्यावन्तो वीर्यावन्तो वीर्यावन्तो वीर्याद्धि वीर्यावन्तो वीर्यावन्तो वीर्याद्धि वीर्यावन्त इति वीर्यावन्तः वीर्याद्धिवीर्याद्वीर्याद्ध्यसृज्यन्तासृज्यन्त हि वीर्याद्वीर्याद्ध्यसृज्यन्त ह्यसृज्यन्तासृज्यन्त हि ह्यसृज्यन्त मध्यतो मध्यतो सृज्यन्त हि ह्यसृज्यन्त मध्यतः असृज्यन्तमध्यतो मध्यतो सृज्यन्तासृज्यन्तमध्यतः सप्तदशमो सप्तदशम् मध्यतो सृज्यन्तासृज्यन्तमध्यतः सप्तदशम् मध्यतः सप्तदशको सप्तदशम् मध्यतो मध्यतः सप्तदशम् निर्णः सप्तदशम् मध्यतो मध्यतः सप्तदशम्यः सप्तदशम् निर्णः सप्तदशको सप्तदशम् निरमिमीता ममेतनिः सप्तदशको सप्तदशम् निरमिमीता सप्तदशमिति सप्तादशम् निरमिमीतामिमीतनिर्निरमिमीततन्तममिमीतनिर्निरमिमीततम् अमिमेतदन्तममिलीतामिमेतम् विश्वे विश्वे तममिलीतामिमेतम् विश्वे त्वम् विश्वे विश्वेदन्तम् विश्वे देवा देवा विश्वेदन्तम् विश्वे देवाः विश्वे देवा देवा विश्वे विश्वे देवा देवता देवता देवा विश्वे विश्वे देवा देवताः देवा देवता देवता देवा देवा देवता अन्वर देवता देवा देवा देवता अनु देवता अन्वर देवता देवता अन्वसृज्यन्तानु देवता देवता अन्वसृज्यन्ता अन्वसृज्यन्तासृज्यन्तान्वन्वसृज्यन्त जगति जगत्यसृज्यन्तान्वन्वसृज्यन्त जगति असृज्यन्त जगति जगत्यसृज्यन्तासृज्यन्त जगति छन्दश्छन्द जगत्यसृज्यन्तासृज्यन्त जगति छन्दः जगति छन्दश्छन्द जगति जगति छन्दो वैरूपम् वैरूपम् छन्दो जगति जगति छन्दो वैरूपम् छन्दो वैरूपम् वैरूपम् छन्दश्छन्दो वैरूपको साम साम वैरूपम् छन्दश्छन्दो वैरूपको साम वैरूपको साम साम वैरूपम् वैरूपको साम वैश्यो वैश्यः साम वैरूपम् वैरूपको साम वैश्यः साम वैश्यो वैश्यः साम साम वैश्यो मनुष्याणाम् मनुष्याणाम् वैश्यः साम साम वैश्यो मनुष्याणाम् वैश्यो मनुष्याणाम् मनुष्याणाम् वैश्यो वैश्यो मनुष्याणाम् गावो गावो मनुष्याणाम् वैश्यो वैश्यो मनुष्याणाम् गावः मनुष्याणाम् गावो गावो मनुष्याणाम् मनुष्याणाम् गावो पशूनाम् पशूनाम् गावो मनुष्याणाम् मनुष्याणाम् गावो पशूनाम् गावः पशूनाम् पशूनाम् गावो गावः पशूनाम् तस्मात् तस्मात् पशूनाम् गावो गावः पशूनाम् तस्मात् पशूनाम् तस्मात् तस्मात् पशूनाम् पशूनाम् तस्मात्ते ते तस्मात् पशूनाम् पशूनाम् तस्मात्ते तस्मात्ते ते तस्मात् तस्मात्त आद्या आद्यास्ते तस्मात् तस्मात्त आद्याः तदाद्या आद्यास्ते त आद्या अन्नधानादन्नधानादाद्यास्ते त आद्या अन्नधानाद् आद्या अन्नधानादन्नधानादाद्या आद्या अन्नधानाद्धिह्यन्नधानादाद्या आद्या अन्नधानाद्धि अन्नधानाद्धिह्यन्नधानादन्नधानाद्यसृज्यन्तासृज्यन्तह्यन्नधानादन्नधानाद्यसृज्यन्त अन्नधानादित्यन्नाधानाद्यसृज्यन्तासृज्यन्त हि ह्यसृज्यन्त तस्मात् तस्मादसृज्यन्त हि ह्यसृज्यन्त तस्मात् असृज्यन्त तस्मात् तस्मादसृज्यन्तासृज्यन्त तस्मात् भूयागुंस भूयागुंसस्तस्मादसृज्यन्तासृज्यन्त तस्मात् भूयागुंस तस्मात् भूयागुंस भूयागुंसस्तस्मात् तस्मात् भूयागुंसोऽन्येभ्योऽन्येभ्यो भूयागुंसस्तस्मात् तस्मात् भूयागुंसोऽन्येभ्य भूयागुंसोऽन्येभ्योऽन्येभ्यो भूयागुंस भूयागुंसोऽन्येभ्यो भूयिष्ठ भूयिष्ठ अन्येभ्यो भूयागुंस भूयागुंसोऽन्येभ्यो भूयिष्ठाः अन्येभ्यो भूयिष्ठ भूयिष्ठ अन्येभ्योऽन्येभ्यो भूयिष्ठा हि भूयिष्ठ अन्येभ्योऽन्येभ्यो भूयिष्ठा हि भूयिष्ठा हि भूयिष्ठ भूयिष्ठा हि देवता देवता हि भूयिष्ठ भूयिष्ठा हि देवताः देवता देवता हि देवता अन्वर देवता हि देवता अनु देवता अन्वर देवता देवता अन्वसृज्यन्तासृज्यन्तानु देवता देवता अन्वसृज्यन्त अन्वसृज्यन्तासृज्यन्तान्वन्वसृज्यन्त पत्तः पत्तोऽसृज्यन्तान्वन्वसृज्यन्तपत्तः असृज्यन्त पत्तः पत्तोऽसृज्यन्तासृज्यन्तपत्त एकविमोषमेकविमोषम् पत्तोऽसृज्यन्तासृज्यन्तपत्त एकविमोषम् पत्त एकविमोषमेकविमोषम् पत्तः पत्त एकविमोषम् निर्निरेकविमोषम् पत्तः पत्त एकविमोषन्निः एकविघोषम् निरनिरेकविघोषमेकविघोषम् निरमिलीतामिमेतमिवेकविघोषमेकविघोषम् निरमिलीता एकविघोषमित्येका विघोषम् निरमिलीतामिमेतनिर्निरमिमेततम् तममिमेतनिर्निरमिमेततम् अनमेतकन्तममिमेतामेतकमनुष्टुपनुष्टुप्तममिमेतामिमेतकमनुष्टुप् तमनुष्टुपनुष्टुप्तन्तमनुष्टुप्छन्दश्छन्दो अनुष्टुप्तन्तमनुष्टुप्छन्दः अनुष्टुप्छन्दश्छन्दो अनुष्टुपनुष्टुप्छन्दोऽन्वनुछन्दोऽनुष्टुपनुष्टुप्छन्दोऽनु अनुष्टुपेत्यन्वनुछन्दश्छन्दोऽन्वसृज्यता सृज्यतानुछन्दश्छन्दोऽन्वसृज्यता अन्वसृज्यता सृज्यतान्वन्वसृज्यत वैराजम् वैराजमसृज्यतान्वन्वसृज्यत वैराजम् असृज्यत वैराजम् वैराजमसृज्यता सृज्यत वैराजगोसामसाम वैराजमसृज्यता सृज्यत वैराजगोसाम वैराजगोसामसाम वैराजम् वैराजगोसाम श्रोत्रः श्रोत्रः साम वैराजम् वैराजगोसाम श्रोत्रः सामश्रोत्रः श्रोत्रः साम साम श्रोत्रो मनुष्याणाम् मनुष्याणागो श्रोत्रः साम साम श्रोत्रो मनुष्याणाम् श्रोत्रो मनुष्याणाम् मनुष्याणागो श्रोत्रः श्रोत्रो मनुष्याणामश्वश्व मनुष्याणागो श्रोत्रः श्रोत्रो मनुष्याणामश्वः मनुष्याणामश्वश्व मनुष्याणाम् मनुष्याणामश्वः पशूनाम् पशूनामश्व मनुष्याणाम् मनुष्याणामश्वः पशूनाम् अश्वः पशूनाम् पशूनामश्वाश्वः पशूनाम् तस्मात्तस्मात्पशूनामश्वाश्वः पशूनाम् तस्मात् पशूनाम् तस्मात्तस्मात्पशूनाम् पशूनाम् तस्मात्तौ द्वौ तस्मात्पशूनाम् पशूनाम् तस्मात्तौ तस्मात्तौ द्वौ तस्मात्तस्मात्तौ भूतसङ्क्रामिणौ भूतसङ्क्रामिणौ द्वौ तस्मात्तस्मात्तौ भूतसङ्क्रामिणौ तौ भूतसङ्क्रामिणौ भूतसङ्क्रामिणौ तौ तौ भूतसङ्क्रामिणाविश्वश्व भूतसङ्क्रामिणौ तौ तौ भूतसङ्क्रामिणाविश्वः भूतसङ्क्रामिणाविश्वश्व भूतसङ्क्रामिणौ भूतसङ्क्रामिणाविश्वश्च चाश्व भूतसङ्क्रामिणौ भूतसङ्क्रामिणाविश्वश्च भूतसङ्क्रामिणामिभूतः सङ्क्रामिणौ अश्वश्च चाश्वश्वश्च श्रोत्रः श्रोत्रश्चाश्वश्वश्च श्रोत्रः च श्रोत्रः श्रोत्रश्च च श्रोत्रश्च च श्रोत्रश्च च श्रोत्रश्च श्रोत्रश्च च श्रोत्रः श्रोत्रश्च तस्मात्तस्मात् च श्रोत्रः श्रोत्रश्च तस्मात् च तस्मात्तस्मात् च तस्मात् श्रोत्रः श्रोत्रस्तस्मात् च तस्मात् श्रोत्रः तस्मात् श्रोत्रः श्रोत्रस्तस्मात् तस्मात् श्रोत्रो यज्ञे यज्ञे श्रोत्रस्तस्मात् तस्मात् श्रोत्रो यज्ञे श्रोत्रो यज्ञे यज्ञे श्रोत्रः श्रोत्रो यज्ञे नवकृत्तो नवकृत्तो यज्ञे श्रोत्रः श्रोत्रो यज्ञे नवकृत्तः यज्ञेनवकृप्तो नवकृप्तो यज्ञे यज्ञेनवकृप्तो ननानवकृप्तो यज्ञे यज्ञेनवकृप्तो न अनवकृप्तो ननानवकृप्तो नवकृप्तो न हि नानवकृप्तो नवकृप्तो न हि अनवकृप्त इत्यनवा कृप्तः न हि हि न हि देवता देवता हि न हि देवताः हि देवता देवता हि देवता अन्वरदेवता हि देवता अनु देवता अन्वरदेवता देवता अन्वसृज्यता सृज्यतानु देवता देवता अन्वसृज्यत अन्वसृज्यता सृज्यतान्वन्वसृज्यत तस्मात्तस्मादसृज्यतान्वन्वसृज्यत तस्मात् असृज्यत तस्मात्तस्मादसृज्यता सृज्यत तस्मात्पादौ पादौ तस्मादसृज्यता सृज्यत तस्मात्पादौ तस्मात्पादौ पादौ तस्मात्तस्मात्पादावुपोपपादौ तस्मात्तस्मात्पादावुप पादावुपोपपादौ पादावुपजीवतो जीवत उपपादौ पादावुपजीवतः उपजीवतो जीवत उपोपजीवतः पत्तः पत्तो जीवत उपोपजीवतः पत्तः जीवतः पत्तः पत्तो जीवतो जीवतः पत्तो हि पत्तो जीवतो जीवतः पत्तो हि पत्तो हि पत्तः पत्तो ह्यसृज्यतामसृज्यतागो हि वक्षः पत्तो ह्यसृज्यताम् ह्यसृज्यतामसृज्यतागो हित्यसृज्यतां प्राणाः प्राणासृज्यतागो हित्यसृज्यतां प्राणाः असृज्येताम् प्राणाः प्राणासृज्येतामसृज्येताम् प्राणा वै वै प्राणासृज्येतामसृज्येताम् प्राणा वै प्राणा वै वै प्राणाः प्राणा वै त्रिवृत्रिवृद्वै प्राणाः प्राणा वै त्रिवृद् प्राणा इति प्राणाः वै त्रिवृत्रिवृद्वै वै त्रिवृद्धमासा अर्धमासास्त्रिवृद्वै वै त्रिवृद्धमासाः त्रिवृद्धमासा अर्धमासास्त्रिवृत्रिवृद्धमासाः पञ्चदशः पञ्चदशो अर्धमासास्त्रिवृत्रिवृद्धमासाः पञ्चदशः अर्धमासाः पञ्चदशः पञ्चदशो अर्धमासा अर्धमासाः पञ्चदशः प्रजापतिः प्रजापतिः पञ्चदशो अर्धमासा अर्धमासाः पञ्चदशः प्रजापतिः अर्धमासा इत्यर्धमासाः पञ्चदशः प्रजापतिः प्रजापतिः पञ्चदशः पञ्चदशः प्रजापतिः सप्तदश सप्तदशः प्रजापतिः पञ्चदशः पञ्चदशः प्रजापतिः सप्तदशः पञ्चदश इति पञ्चदशः प्रजापतिः सप्तदश सप्तदशः प्रजापतिः प्रजापतिः सप्तदश स्त्रियः स्त्रियः सप्तदशः प्रजापतिः प्रजापतिः सप्तदश स्त्रियः प्रजापतिरिति प्रजापतिः सप्तदश स्त्रियः स्त्रियः सप्तदश सप्तदश स्त्रिय इम इमे त्रयः सप्तदश सप्तदश स्त्रिय इमे सप्तदश इति सप्तादशः त्रय इम इमे त्रयस्त्रय इमे लोका लोका इमे त्रयस्त्रय इमे लोकाः इमे लोका लोका इम इमे लोका असावसौ लोका इम इमे लोका असौ लोका असावसौ लोका लोका असावादित्य आदित्योऽसौ लोका लोका असावादित्यः असावादित्य आदित्योऽसावसावादित्य एकविपुंश एकविपुंश आदित्योऽसावसावादित्य एकविपुंशः आदित्य एकविपुंश एकविपुंश आदित्य आदित्य एकविपुंश एतस्मिन्नेतस्मिन्नेकविपुंश आदित्य आदित्य एकविपुंश एतस्मिन् एकविपुंश एतस्मिन्नेतस्मिन्नेकविपुंश एकविपुंश एतस्मिन् वै वा एतस्मिन्नेकविपुंश एकविपुंश एतस्मिन् वै एकविपुंश इत्येक विपुंशः एतस्मिन् वै वा एतस्मिन्नेतस्मिन् वा एत एते वा एतस्मिन्नेतस्मिन् वा एते वा एत एते वै वा एते श्रुताश्रिता एते वै वा एते श्रुताः एते श्रुताश्रिता एत एते श्रुता एतस्मिन्नेतस्मिन् श्रुता एत एते श्रुता एतस्मिन् श्रुता एतस्मिन्नेतस्मिन् श्रुता श्रुता एतस्मिन् प्रतिष्ठिताः प्रतिष्ठिता एतस्मिन् श्रुता श्रुता एतस्मिन् प्रतिष्ठिताः एतस्मिन् प्रतिष्ठिताः प्रतिष्ठिता एतस्मिन्नेतस्मिन् प्रतिष्ठिता यो यः प्रतिष्ठिता एतस्मिन्नेतस्मिन् प्रतिष्ठिताय प्रतिष्ठिता यो यः प्रतिष्ठिताः प्रतिष्ठिताय एवमेव यः प्रतिष्ठिताः प्रतिष्ठिताय एवम् प्रतिष्ठिता इति प्रतिष्ठिताः य एवमेव यो य एवम् वेद वेदैवम् यो य एवम् वेद एवम् वेद वेदैवमेवम् वेदैतस्मिन्नेतस्मिन् वेदैवमेवम् वेदैतस्मिन् वेदैतस्मिन्नेतस्मिन् वेद वेदैतस्मिन्नेवैवैतस्मिन् वेद वेदैतस्मिन्नेव एतस्मिन्नेवैवैतस्मिन्नेव श्रूयते श्रूयत एवैतस्मिन्नेतस्मिन्नेव श्रूयते एव श्रूयते श्रूयत एवैव श्रूयत एतस्मिन्नेतस्मिन् श्रूयत एवैव श्रूयत एतस्मिन् श्रूयत एतस्मिन्नेतस्मिन् श्रूयते श्रूयत एतस्मिन् प्रति प्रत्येतस्मिन् श्रूयते श्रूयत एतस्मिन् प्रति एतस्मिन् प्रति प्रत्येतस्मिन्नेतस्मिन् प्रतिष्ठति तिष्ठति प्रत्येतस्मिन्नेतस्मिन् प्रतिष्ठति प्रतिष्ठति तिष्ठति प्रति प्रतिष्ठति तिष्ठतीति तिष्ठति प्रातस्सवने वै वै प्रातस्सवने प्रातस्सवने वै गायत्रेण गायत्रेण वै प्रातस्सवने प्रातस्सवने वै गायत्रेण प्रातःसवन इति प्रातः सवने वैगायत्रेण गायत्रेण वै वैगायत्रेण छन्दसा छन्दसा गायत्रेण वै वैगायत्रेण छन्दसा गायत्रेण छन्दसा छन्दसा गायत्रेण गायत्रेण छन्दसा त्रिवृते त्रिवृते छन्दसा गायत्रेण गायत्रेण छन्दसा त्रिवृते छन्दसा त्रिवृते त्रिवृते छन्दसा छन्दसा त्रिवृते स्तोमाय स्तोमाय त्रिवृते छन्दसा छन्दसा त्रिवृते स्तोमाय त्रिवृते स्तोमाय स्तोमाय त्रिवृते त्रिवृते स्तोमाय ज्योतिर्ज्योतिस्तोमाय त्रिवृते त्रिवृते स्तोमाय ज्योतिः त्रिवृत इति त्रिकृते स्तोमाय ज्योतिर्ज्योतिस्तोमाय स्तोमाय ज्योतिर्दधद्दध ज्योतिस्तोमाय स्तोमाय ज्योतिर्दध ज्योतिर्दधद्दध ज्योतिर्ज्योतिर्दधदेत्येदध ज्योतिर्ज्योतिर्दधदेति दधदेत्येदधदेति त्रिवृताः त्रिवृतैः त्रिवृताः एत त्रिवृताः त्रिवृतैत्येत त्रिवृताः ब्रह्मवत्सेन ब्रह्मवत्सेन त्रिवृतैत्येत त्रिवृताः ब्रह्मवत्सेन त्रिवृताः ब्रह्मवत्सेन ब्रह्मवत्सेन त्रिवृताः त्रिवृताः ब्रह्मवत्सेन पञ्चदशाय पञ्चदशाय ब्रह्मवत्सेन त्रिवृताः त्रिवृताः ब्रह्मवत्सेन पञ्चदशाय त्रिवृतेतत्रिवृताः ब्रह्मवर्तसेन पञ्चदशाय पञ्चदशाय ब्रह्मवर्तसेन ब्रह्मवर्तसेन पञ्चदशाय ज्योतिर्ज्योतिः पञ्चदशाय ब्रह्मवर्तसेन ब्रह्मवर्चसेन पञ्चदशाय ज्योतिः ब्रह्मवर्चसेनेति ब्रह्मवर्चसेन पञ्चदशाय ज्योतिर्ज्योतिः पञ्चदशाय पञ्चदशाय ज्योतिर्दधत्तध ज्योतिः पञ्चदशाय पञ्चदशाय ज्योतिर्दधत् पञ्चदशायेति पञ्चादशाय ज्योतिर्दधद्दध ज्योतिर्ज्योतिर्दधदेत्येति दध ज्योतिर्ज्योतिर्दधदेति तथदेत्येतदधदेति पञ्चदशेन पञ्चदशेनैतदधदेति पञ्चदशेन एति पञ्चदशेन पञ्चदशेनै इत्येति पञ्चदशेनौजसौजसा पञ्चदशेनै इत्येति पञ्चदशेनौजसा पञ्चदशेनौजसौजसा पञ्चदशेन पञ्चदशेनौजसा वीर्येण वीर्येणौजसा पञ्चदशेन पञ्चदशेनौजसा वीर्येण पञ्चदशेनेति पञ्चादशेन ओजसा वीर्येण वीर्येणौजसौजसा वीर्येण सप्तदशाय सप्तदशाय वीर्येणौजसौजसा वीर्येण सप्तदशाय वीर्येण सप्तदशाय सप्तदशाय वीर्येण वीर्येण सप्तदशाय ज्योतिर्ज्योतिः सप्तदशाय वीर्येण वीर्येण सप्तदशाय ज्योतिः सप्तदशाय ज्योतिर्ज्योतिः सप्तदशाय सप्तदशाय ज्योतिर्दधद्दध ज्योतिः सप्तदशाय सप्तदशाय ज्योतिर्दधत् सप्तदशायेति सप्तादशाय ज्योतिर्दधद्दध ज्योतिर्ज्योतिर्दधदेत्येतदध ज्योतिर्ज्योतिर्दधदेति दधदेत्येतदधदेति सप्तदशेन सप्तदशेनैतदधदेति सप्तदशेन एत सप्तदशेन सप्तदशेनैत्येत सप्तदशेन प्राजापत्येन प्राजापत्येन सप्तदशेनैत्येत सप्तदशेन प्राजापत्येन सप्तदशेन प्राजापत्येन प्राजापत्येन सप्तदशेन सप्तदशेन प्राजापत्येन प्रजननेन प्रजननेन प्राजापत्येन सप्तदशेन सप्तदशेन प्राजापत्येन प्रजननेन सप्तदशेनेन सप्तदशेन प्राजापत्येन प्रजननेन प्रजननेन प्राजापत्येन प्राजापत्येन प्रजननेनैकविघुंशायैकविघुंशाय प्रजननेन प्राजापत्येन प्राजापत्येन प्रजननेनैकविघुंशाय प्राजापत्येनेतिप्राजापत्येन प्रजननेनैकविघुंशायैकविघुंशाय प्रजननेन प्रजननेनैकविघुंशाय ज्योतिर्ज्योतिरेकविघुंशाय प्रजननेन प्रजननेनैकविघुंशाय ज्योतिः प्रजननेनेतिप्राजननेन एकविघुंशाय ज्योतिर्ज्योतिरेकविघुंशायैकविघुंशाय ज्योतिर्दधद्दधद्योतिरेकविघुंशायैकविघुंशायैकविघुंशायैत्येकाविघुंशाय ज्योतिर्दधद्दधद्योतिर्ज्योतिर्दधदेत्येदधद्योतिर्ज्योतिर्दधदेति दधदेत्येदधद्दधदेतिस्तोमस्तोम एतदधद्दधदेतिस्तोमः एतिस्तोमस्तोम एत्येतिस्तोम एवैव स्तोम एत्येतिस्तोम एव स्तोम एवैव स्तोम स्तोम एव दत्तदेव स्तोम एव दत्तदेवैव तत्स्तोमाय स्तोमाय तदेवैव तत्स्तोमाय तत्स्तोमाय स्तोमाय तत्तत्स्तोमाय ज्योतिर्ज्योतिस्तोमाय तत्तत्स्तोमाय ज्योतिः स्तोमाय ज्योतिर्ज्योतिस्तोमाय स्तोमाय ज्योतिर्दधद्दधद्ज्योतिस्तोमाय स्तोमाय ज्योतिर्दधद् ज्योतिर्दधद्दधद्ज्योतिर्ज्योतिर्दधदेत्येतिर्दधद्ज्योतिर्ज्योतिर्दधदेति दधदेत्येतिदधद्दधदेत्यथोऽथोऽतिदधद्दधदेत्यथोऽ एत्यथो अथो एत्येत्यथो स्तोमे स्तोमेऽथो एत्येत्यथो स्तोमे अथो स्तोमे स्तोमेऽथो अथो स्तोम एवैव स्तोमेऽथो अथो स्तोम एव अथो इत्यथो स्तोम एवैव स्तोमे स्तोम एव स्तोमग्रस्तोममेव स्तोमे स्तोम एव स्तोमम् एव स्तोमग्रस्तोममेवैव स्तोममभ्यभिस्तोममेवैव स्तोममभि स्तोममभ्यभिस्तोमग्रस्तोममभिप्रप्राभिस्तोमग्रस्तोममभिप्रा अभिप्रणयदि प्रणयदि प्रणयदि यावन्तो यावन्तो नयदि प्रणयदि यावन्तः नैद यावन्तो यावन्तो नयदि नैद यावन्तो वै वै यावन्तो नयदि यावन्तो वै यावन्तो वै वै यावन्तो यावन्तो वै स्तोमा स्तोमा वै यावन्तो यावन्तो वै स्तोमाः वै स्तोमा स्तोमा वै वै स्तोमास्तावन्तस्तावन्तस्तोमा वै वै स्तोमास्तावन्तः एतावदेवैवैतावदेवैवस्तोमान् एतावदेवैवैतावदेवैवस्तोमान् ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति स वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति सः ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति स वदन्ति वदन्ति स तु समदन्ति वदन्ति स तु ससु तु ससत्वै वै तु ससत्वै त्वयि वै तु त्वयि यजेत यजेत वै तु त्वयि यजेत वै यजेत यजेत वै वै यजेतयो यो यजेत वै वै यजेतयः यजेतयो यो यजेत यजेतयोग्निष्टोमेन अग्निष्टोमेन यो यजेत यजेतयोग्निष्टोमेन योऽग्निष्टोमेनाग्निष्टोमेन यो योऽग्निष्टोमेन यजमानो यजमानोऽग्निष्टोमेन यो योऽग्निष्टोमेन यजमानः अग्निष्टोमेन यजमानो यजमानोऽग्निष्टोमेनाग्निष्टोमेन यजमानोऽथाथ यजमानोऽग्निष्टोमेनाग्निष्टोमेन यजमानोऽथ अग्निष्टोमेनेत्यग्निस्तोमेन यजमानोऽथाथ यजमानो यजमानोऽथ सर्वस्तोमेन सर्वस्तोमेनाथ यजमानो यजमानोऽथ सर्वस्तोमेन अथ सर्वस्तोमेन सर्वस्तोमेनाथाथ सर्वस्तोमेन यजेत यजेत सर्वस्तोमेनाथाथ सर्वस्तोमेन यजेत सर्वस्तोमेन यजेत यजेत सर्वस्तोमेन सर्वस्तोमेन यजेतेति यजेत सर्वस्तोमेन सर्वस्तोमेन यजेतेति सर्वस्तोमेनेति सर्वास्तोमेन यजेतेति यजेत यजेतेति यस्य यस्येति यजेत यजेतेति यस्य इति यस्य यस्येतेति यस्य त्रिवृतम् त्रिवृतम् यस्येतीति यस्य त्रिवृतम् यस्य त्रिवृतम् त्रिवृतम् यस्य यस्य त्रिवृतमन्तर्यन्त्यन्तर्यन्ति त्रिवृतम् यस्य यस्य त्रिवृतमन्तर्यन्ति त्रिवृतमन्तर्यन्त्यन्तर्यन्ति त्रिवृतम् त्रिवृतमन्तर्यन्ति प्राणान् प्राणानन्तर्यन्ति त्रिवृतम् त्रिवृतमन्तर्यन्ति प्राणान् त्रिवृतमन्तर्यन्त्रिवृतम् अन्तर्यन्ति प्राणान् प्राणानन्तर्यन्त्यन्तर्यन्ति प्राणागस्तस्य तस्य प्राणानन्तर्यन्त्यन्तर्यन्ति प्राणागस्तस्य अन्तर्यन्तीत्यन्तहर्यन्ति प्राणागस्तस्य तस्य प्राणान् प्राणागस्तस्यान्तरन्तस्तस्य प्राणान् प्राणागस्तस्यान्तः प्राणानिति प्राणान् तस्यान्तरन्तस्तस्य तस्यान्तर्यन्तयन्त्यन्तस्तस्य तस्यान्तर्यन्ति अन्तर्यन्तयन्त्यन्तरन्तर्यन्ति प्राणेषु प्राणेषु यन्त्यन्तरन्तर्यन्ति प्राणेषु यन्ति प्राणेषु प्राणेषु यन्तयन्ति प्राणेषु मे मे प्राणेषु यन्तयन्ति प्राणेषु मे प्राणेषु मे मे प्राणेषु प्राणेषु मेऽप्यपि मे प्राणेषु प्राणेषु मेऽपि प्राणेष्विति प्राणेषु मेऽप्यपि मे मेऽप्यसद सदपि मे मेऽप्यसद अप्यसद सदप्यप्यसदितीत्यसदप्यप्यसदिति असदितेत्य सद सदिति खलु खल्वित्य सद सदिति खलु इति खलु खल्विदेति खलु वै वै खल्विदेति खलु वै खलु वै वै खलु खलु वै यज्ञेन यज्ञेन वै खलु खलु वै यज्ञेन वै यज्ञेन यज्ञेन वै वै यज्ञेन यजमानो यजमानो यज्ञेन वै वै यज्ञेन यजमानः यज्ञेन यजमानो यजमानो यज्ञेन यज्ञेन यजमानो यजते यजते यजमानो यज्ञेन यज्ञेन यजमानो यजते यजमानो यजते यजते यजमानो यजमानो यजते यस्य यस्य यजते यजमानो यजमानो यजते यस्य यजते यस्य यस्य यजते यजते यस्य पञ्चदशम् पञ्चदशम् यस्य यजते यजते यस्य पञ्चदशम् यस्य पञ्चदशम् पञ्चदशम् यस्य यस्य पञ्चदशमन्तर्यन्त्यन्तर्यन्ति पञ्चदशम् यस्य यस्य पञ्चदशमन्तर्यन्ति पञ्चदशमन्तर्यन्त्यन्तर्यन्ति पञ्चदशम् पञ्चदशमन्तर्यन्ति वीर्यम् वीर्यमन्तर्यन्ति पञ्चदशम् पञ्चदशमन्तर्यन्ति वीर्यम् पञ्चदशमिति पञ्चादशम् अन्तर्यन्ति वीर्यम् वीर्यमन्तर्यन्त्यन्तर्यन्ति वीर्यम् तस्य तस्य वीर्यमन्तर्यन्त्यन्तर्यन्ति वीर्यम् तस्य अन्तर्यन्तीत्यन्तः यन्ति वीर्यम् तस्य तस्य वीर्यम् वीर्यम् तस्यान्तरन्तस्तस्य वीर्यम् वीर्यम् तस्यान्तः तस्यान्तरन्तस्तस्य तस्यान्तर्यन्तयन्त्यन्तस्तस्य तस्यान्तर्यन्ति अन्तर्यन्तयन्त्यन्तरन्तर्यन्ति वीर्ये वीर्ययन्त्यन्तरन्तर्यन्ति वीर्ये यन्ति वीर्ये वीर्य यन्तयन्ति वीर्ये मे मे वीर्य यन्तयन्ति वीर्ये मे वीर्ये मे मे वीर्ये वीर्ये मेऽप्यपि मे वीर्ये वीर्ये मेऽपि मेऽप्यपि मे मेऽप्यसद सदपि मे मेऽप्यसद अप्यसद सदप्यप्यसदितीत्यसदप्यप्यसदिति असदितेत्यसद सदिति खलु खल्वित्यसद सदिति खलु इति खलु खल्विदिति खलु वै वै खल्विदिति खलु वै खलु वै वै खलु खलु वै यज्ञेन यज्ञेन वै खलु खलु वै यज्ञेन वै यज्ञेन यज्ञेन वै वै यज्ञेन यजमानो यजमानो यज्ञेन वै वै यज्ञेन यजमानः यज्ञेन यजमानो यजमानो यज्ञेन यज्ञेन यजमानो यजते यजते यजमानो यज्ञेन यज्ञेन यजमानो यजते यजमानो यजते यजते यजमानो यजमानो यजते यस्य यस्य यजते यजमानो यजमानो यजते यस्य यजुतेजस्य यस्य यजुते यजुतेजस्य सप्तदशकम् सप्तदशम् यस्य यजुते यजुतेजस्य सप्तदशम् यस्य सप्तदशकम् सप्तदशम् यस्य यस्य सप्तदशमन्तर्यन्त्यन्तर्यन्ति सप्तदशम् यस्य यस्य सप्तदशमन्तर्यन्ति सप्तदशमन्तर्यन्त्यन्तर्यन्ति सप्तदशकम् सप्तदशमन्तर्यन्ति प्रजाम् प्रजामन्तर्यन्ति सप्तदशकम् सप्तदशमन्तर्यन्ति प्रजाम् सप्तदशमिति सप्तादशम् अन्तर्यन्ति प्रजाम् प्रजामन्तर्यन्त्यन्तर्यन्ति प्रजान्तस्य तस्य प्रजामन्तर्यन्त्यन्तर्यन्ति प्रजान्तस्य अन्तर्यन्तीत्यन्तः वयन्ति प्रजान्तस्य तस्य प्रजाम् प्रजान्तस्यान्तरन्तस्तस्य प्रजाम् प्रजान्तस्यान्तः प्रजामिति प्राजाम् तस्यान्तरन्तस्तस्य तस्यान्तर्यन्तयन्त्यन्तस्तस्य तस्यान्तर्यन्ति अन्तर्यन्तयन्त्यन्तरन्तर्यन्ति प्रजायाम् प्रजायान्यन्त्यन्तरन्तर्यन्ति प्रजायाम् यन्ति प्रजायाम् प्रजायान्यन्तयन्ति प्रजायाम् मे मे प्रजायान्यन्तयन्ति प्रजायाम् मे प्रजायाम् मे मे प्रजायाम् प्रजायाम् मेऽप्यपि मे प्रजायाम् प्रजायाम् मेऽपि प्रजायामिति प्राजायाम् मेऽप्यपि मे मेऽप्यसद सदपि मे मेऽप्यसद अप्यसद सदप्यप्यसदिदेत्यसदप्यप्यसदिति असदिदेत्यसद सदिति खलु खल्वित्यसद सदिति खलु इति खलु खल्विदेति खलु वै वै खल्विदेति खलु वै खलु वै वै खलु खलु वै यज्ञेन यज्ञेन वै खलु खलु वै यज्ञेन वै यज्ञेन यज्ञेन वै वै यज्ञेन यजमानो यजमानो यज्ञेन वै वै यज्ञेन यजमानः यज्ञेन यजमानो यजमानो यज्ञेन यज्ञेन यजमानो यजते यजते यजमानो यज्ञेन यज्ञेन यजमानो यजते यजमानो यजते यजते यजमानो यजमानो यजते यस्य यस्य यजते यजमानो यजमानो यजते यस्य यजतेजस्य यस्य यजते यजते यस्यैकविकोशमेकविकोशम् यस्य यजते यजते यस्यैकविकोशम् यस्यैकविकोशमेकविकोशम् यस्य यस्यैकविकोशमन्तर्यन्त्यन्तर्यन्त्येकविकोशम् यस्य यस्यैकविकोशमन्तर्यन्ति एकविकोशमन्तर्यन्त्यन्तर्यन्त्येकविकोशमेकविकोशमन्तर्यन्ति प्रतिष्ठाम् प्रतिष्ठामन्तर्यन्त्येकविकोशमेकविकोशमन्तर्यन्ति प्रतिष्ठाम् एकविकोशमित्येकाविकोशम् अन्तर्यन्ति प्रतिष्ठाम् प्रतिष्ठामन्तर्यन्त्यन्तर्यन्ति प्रतिष्ठान्तस्य तस्य प्रतिष्ठामन्तर्यन्त्यन्तर्यन्ति प्रतिष्ठान्तस्य अन्तर्यन्ति इत्यन्तः वयन्ति प्रतिष्ठान्तस्य तस्य प्रतिष्ठाम् प्रतिष्ठान्तस्यान्तरन्तस्तस्य प्रतिष्ठाम् प्रतिष्ठान्तस्यान्तः प्रतिष्ठामिति प्रतिष्ठाम् तस्यान्तरन्तस्तस्य तस्यान्तर्यन्तयन्त्यन्तस्तस्य तस्यान्तर्यन्ति अन्तर्यन्तयन्त्यन्तरन्तर्यन्ति प्रतिष्ठायाम् प्रतिष्ठायान्यन्त्यन्तरन्तर्यन्ति प्रतिष्ठायाम् यन्ति प्रतिष्ठायाम् प्रतिष्ठायान्यन्त्यन्ति प्रतिष्ठायाम् मे मे प्रतिष्ठायान्यन्त्यन्ति प्रतिष्ठायाम् मे प्रतिष्ठायाम् मे मे प्रतिष्ठायाम् प्रतिष्ठायाम् मेऽप्यपि मे प्रतिष्ठायाम् प्रतिष्ठायाम् मेऽपि प्रतिष्ठायामिति प्रतिष्ठायाम् मेऽप्यपि मे मेऽप्यसद सदपि मे मेऽप्यसद अप्यसद सदप्यप्यसदितीत्यसदप्यप्यसदिति असदितीत्यसद सदिति खलु खल्वित्यसद सदिति खलु इति खलु खल्विदेति खलु वै वै खल्विदेति खलु वै खलु वै वै खलु खलु वै यज्ञेन यज्ञेन वै खलु खलु वै यज्ञेन वै यज्ञेन यज्ञेन वै वै यज्ञेन यजमानो यजमानो यज्ञेन वै वै यज्ञेन यजमानः यज्ञेन यजमानो यजमानो यज्ञेन यज्ञेन यजमानो यजते यजते यजमानो यज्ञेन यज्ञेन यजमानो यजते यजमानो यजते यजते यजमानो यजमानो यजते यस्य यस्य यजते यजमानो यजमानो यजते यस्य यजते यस्य यस्य यजते यजते यस्य तृणवम् तृणवम् यस्य यजते यजते यस्य तृणवम् यस्य तृणवम् तृणवम् यस्य यस्य तृणवमन्तर्यन्त्यन्तर्यन्ति तृणवम् यस्य यस्य तृणवमन्तर्यन्ति तृणवमन्तर्यन्त्यन्तर्यन्ति तृणवम् तृणवमन्तर्यञ्चृतोऽनृतोऽनन्तर्यन्ति तृणवन्तृणवमन्तर्यञ्चृतो तृणवमिति त्रीणवम् अन्तर्यञ्चृतो ऋतोऽनन्तर्यन्त्यन्तर्यञ्चृतोगुश्च चर्तोऽनन्तर्यन्त्यन्तर्यञ्चृतोगुश्च अन्तर्यन्तीत्यन्तः यन्ति अतोगुश्च चर्तो ऋतोगुश्च तस्य तस्य चर्तो ऋतोगुश्च तस्य चरस्य तस्य चतस्य नक्षत्रयाम् नक्षत्रियाम् तस्य चतस्य नक्षत्रियाम् तस्य नक्षत्रियाम् नक्षत्रियाम् तस्य तस्य नक्षत्रियाम् च नक्षत्रियाम् तस्य तस्य नक्षत्रियाम् च नक्षत्रियाञ्च नक्षत्रियान्नक्षत्रियाञ्च विराजम् विराजञ्च नक्षत्रियान्नक्षत्रियाञ्च विराजम् च विराजम् विराजञ्च विराजमन्तरन्तर्विराजञ्च विराजमन्तः विराजमन्तरन्तर्विराजम् विराजमन्तर्यन्त्यञ्चन्तर्विराजम् विराजमन्तर्यन्ति विराजमिति विराजम् अन्तर्यन्ति यञ्चन्तरन्तर्यम् चतुष्पदशु यञ्चन्तरन्तर्यम् चतुषु यञ्चतुष्पदशु यन्ति यञ्चतुषु मे महदशु यन्ति यञ्चतुषु मे अर्धशमेम अर्धश्रुतशमेऽप्यपि म अर्धश्रुतशमेऽपि मेऽप्यपि मे मेऽप्यसद सदपि मे मेऽप्यसद अप्यसद सदप्यप्यसन्नक्षत्रियायान्नक्षत्रियायामसदप्यप्यसन्नक्षत्रियायाम् असन्नक्षत्रियायान्नक्षत्रियायामसदसन्नक्षत्रियायाञ्च च नक्षत्रियायामसदसन्नक्षत्रियायाञ्च नक्षत्रियायाञ्च च नक्षत्रियायान्नक्षत्रियायाञ्च विराजि विराजि च नक्षत्रियायान्नक्षत्रियायाञ्च विराजि च विराजि विराजि च विराजीतीति विराजि च विराजीति विराजीतीति विराजि विराजीति खलु खल्विति विराजि विराजीति खलु विराजीति वीराजि इति खलु खल्विदिति खलु वै वै खल्विदिति खलु वै खलु वै वै खलु खलु वै यज्ञेन यज्ञेन वै खलु खलु वै यज्ञेन वै यज्ञेन यज्ञेन वै वै यज्ञेन यजमानो यजमानो यज्ञेन वै वै यज्ञेन यजमानः यज्ञेन यजमानो यजमानो यज्ञेन यज्ञेन यजमानो यजते यजते यजमानो यज्ञेन यज्ञेन यजमानो यजते यजमानो यजते यजते यजमानो यजमानो यजते यस्य यस्य यजते यजमानो यजमानो यजते यस्य यजते यस्य यस्य यजते यजते यस्य त्रयस्त्रिपुंशम् त्रयस्त्रिपुंशम् यस्य यजते यजते यस्य त्रयस्त्रिपुंशम् यस्य त्रयस्त्रिपुंशम् त्रयस्त्रिपुंशम् यस्य यस्य त्रयस्त्रिपुंशमन्तर्यन्त्यन्तर्यन्ति त्रयस्त्रिपुंशम् यस्य यस्य त्रयस्त्रिपुंशमन्तर्यन्ति त्रयस्त्रिपुंशमन्तर्यन्त्यन्तर्यन्ति त्रयस्त्रिपुंशम् त्रयस्त्रिपुंशमन्तर्यन्ति देवता देवता अन्तर्यन्ति त्रयस्त्रिपुंशम् त्रयस्त्रिपुंशमन्तर्यन्ति देवताः त्रयस्त्रिपुंशमिति त्रयः त्रिपुंशम् अन्तर्यन्ति देवता देवता अन्तर्यन्त्यन्तर्यन्ति देवतास्तस्य तस्य देवता अन्तर्यन्त्यन्तर्यन्ति देवतास्तस्य अन्तर्यन्तीत्यन्तः यन्ति देवतास्तस्य तस्य देवता देवतास्तस्यान्तरन्तस्तस्य देवता देवतास्तस्यान्तः तस्यान्तरन्तस्तस्य तस्यान्तर्यन्ति यन्त्यन्तस्तस्य तस्यान्तर्यन्ति अन्तर्यन्ति यन्त्यन्तरन्तर्यन्ति देवतासु देवतासु यन्त्यन्तरन्तर्यन्ति देवतासु यन्ति देवतासु देवतासु यन्ति यन्ति देवतासु मे मे देवतासु यन्ति यन्ति देवतासु मे देवतासु मे मे देवतासु देवतासु मेऽप्यपि मे देवतासु देवतासु मेऽपि मेऽप्यपि मे मेऽप्यसद सदपि मे मेऽप्यसद अप्यसद सदप्यप्यसदितीत्यसदप्यप्यसदिति असदितीत्यसद सदिति खलु खल्वित्यसद सदिति खलु इति खलु खल्विदिति खलु वै वै खल्विदिति खलु वै खलु वै वै खलु खलु वै यज्ञेन यज्ञेन वै खलु खलु वै यज्ञेन वै यज्ञेन यज्ञेन वै वै यज्ञेन यजमानो यजमानो यज्ञेन वै वै यज्ञेन यजमानः यज्ञेन यजमानो यजमानो यज्ञेन यज्ञेन यजमानो यजते यजते यजमानो यज्ञेन यज्ञेन यजमानो यजते यजमानो यजते यजते यजमानो यजमानो यजते यो यो यजते यजमानो यजमानो यजते यः यजते यो यो यजते यजते यो वै वै यो यजते यजते यो वै यो वै वै यो यो वै स्तोमानागुस्तोमानाम् वै यो यो वै स्तोमानाम् वै स्तोमानागुस्तोमानाम् वै वै स्तोमानामवमवमग्स्तोमानाम् वै वै स्तोमानामवमम् स्तोमानामवममवमग्स्तोमानागुस्तोमानामवमम् परमताम् परमतामवमग्स्तोमानागुस्तोमानामवमम् परमताम् अवमम् परमताम् परमतामवममवमम् परमताङ्गच्छन्दम् गच्छन्दम् परमतामवममवमम् परमताङ्गच्छन्दम् परमताङ्गच्छन्दम् गच्छन्दम् परमताम् परमताङ्गच्छन्दम् वेद वेद गच्छन्दम् परमताम् परमताङ्गच्छन्दम् वेद गच्छन्दम् वेद वेद गच्छन्दम् गच्छन्दम् वेद परमताम् परमताम् वेद गच्छन्दम् गच्छन्दम् वेद परमताम् वेद परमताम् परमताम् वेद वेद परमतामेवैव परमताम् वेद वेद परमतामेव परमतामेवैव परमताम् परमतामेव गच्छति गच्छत्येव परमताम् परमतामेव गच्छति एव गच्छति गच्छत्येवैव गच्छति त्रिवर्त्रिवर्गच्छत्येवैव गच्छति त्रिवृत गच्छति त्रिवर्त्रिवर्गच्छति गच्छति त्रिवृद्वै वै त्रिवर्गच्छति गच्छति त्रिवृद्वै त्रिवृद्वै वै त्रिवृत्रिवृद्वै स्तोमानागुस्तोमानाम् वै त्रिवृत्रिवृद्वै स्तोमानाम् त्रिवृदिति त्रिवृद वै स्तोमानागुस्तोमानाम् वै वै स्तोमानाम वमो वमस्तोमानाम् वै वै स्तोमानाम वमः स्तोमानाम वमो वमस्तोमानागुस्तोमानाम वमस्त्रिवृत्रिवृद वमस्तोमानागुस्तोमानाम वमस्त्रिवृद अवमस्त्रिवृत्रिवृद वमो वमस्त्रिवृत्परमः परमस्त्रिवृद वमो वमस्त्रिवृत्परमः त्रिवृत्परमः परमस्त्रिवृत्रिवृत्परमो यो यः परमस्त्रिवृत्रिवृत्परमो यः त्रिवृदिति त्रिवृद परमो यो यः परमः परमो य एवमेव यः परमः परमो य एवम् य एवमेवं यो य एवं वेद वेदैवं यो य एवं वेद एवं वेद वेदैवमेवं वेद परमताम् परमताम् वेदैवमेवं वेद परमताम् वेद परमताम् परमताम् वेद वेद परमतामेवैव परमताम् वेद वेद परमतामेव परमतामेवैव परमता अम् परमतामेव गच्छति गच्छत्येव परमता अम् परमतामेव गच्छति एव गच्छति गच्छत्येवैव गच्छति गच्छतीति गच्छति अङ्गिरसो वै वा अङ्गिरसोऽङ्गिरसो वै सत्रको सत्रम् वा अङ्गिरसोऽङ्गिरसो वै सत्रम् वै सत्रको सत्रम् वै सत्रमासदासरसत्रम् वै सत्रमासदा सत्रमासदासरसत्रको सत्रमासदते त आसरसत्रको सत्रमासदते आसदते त आसदासरते सुवर्गको सुवर्गन्त आसदासरते सुवर्गम् ते सुवर्गको सुवर्गन्ते ते सुवर्गम् लोकम् लोककं सुवर्गन्ते ते सुवर्गम् लोकम् सुवर्गम् लोकम् लोककं सुवर्गकं सुवर्गम् लोकमायन्नायन् लोककं सुवर्गकं सुवर्गम् लोकमायन् सुवर्गमिति सुवाहकम् लोकमायन्नायन् लोकम् लोकमायन् तेषाम् तेषामायन् लोकम् लोकमायन् तेषाम् आयन्तेषाम् तेषामायन्नायन्तेषागो हविष्मान् हविष्मान् तेषामायन्नायन्तेषागो हविष्मान् तेषागो हविष्मान् हविष्मान् तेषाम् तेषागो हविष्माकश्चिद हविष्मान् तेषाम् तेषागो हविष्माकश्च हविष्माकश्चिद हविष्मान् हविष्माकश्च हविष्कृद्ध विष्कृत्य हविष्मान् हविष्माकश्च हविष्कृत हविष्कृद्ध विष्कृत्य हविष्कृत्य हविष्कृत्य च हविष्कृत्य हविष्कृत्य च हविष्कृद्ध विष्कृत्या हीयताम् हीयताञ्च हविष्कृद्ध विष्कृत्या हीयताम् हविष्कृदिति हविः कृत चाहीयताम् हीयताञ्च चाहीयतान्तौ तावहीयताञ्च चाहीयतान्तौ अहीयतान्तौ तावहीयतामहीयतान्तावकामयेतामकामयेतान्तावहीयतामहीयतान्तावकामयेताम् तावकामयेतामकामयेतान्तौ तावकामयेताकुंसुवर्गकुंसुवर्गमकामयेतान्तौ तावकामयेताकुंसुवर्गम् अकामयेताकुंसवर्गकुंसुवर्गमकामयेतामकामयेताकुंसवर्गम् लोकम् लोककुंसवर्गमकामयेतामकामयेताकुंसवर्गम् लोकम् सुवर्गम् लोकम् लोककुंसवर्गकुंसवर्गम् लोकम् यावे याव लोककुंसवर्गकुंसवर्गम् लोकम् याव स्वर्गमिति सुवाहकम् लोकमि यावे याव लोकम् लोकमि यावेतीति याव लोकम् लोकमि यावेति यावेतीति यावे यावेदितौ ताविति यावे यावेदितौ इदतौ ताविति ऋतावेतमेतम् ताविति ऋतावेतम् तावेतमेतन्तौ तावेतम् द्विरात्रम् द्विरात्रमेतन्तौ तावेतम् द्विरात्रम् एतम् द्विरात्रम् द्विरात्रमेतमेतम् द्विरात्रमपश्यतामपश्यताम् द्विरात्रमेतमेतम् द्विरात्रमपश्यताम् द्विरात्रमपश्यतामपश्यताम् द्विरात्रम् द्विरात्रमपश्यतान्तमपश्यताम् द्विरात्रम् द्विरात्रमपश्यतान्तम् द्विरात्रमिति द्विरात्रम् अपश्यतान्तमपश्यतामपश्यतान्तमातमपश्यतामपश्यतान्तमा तमातन्तमाहरतामहरतामातन्तमाहरताम् आहरतामहरतामाहरतान्तेन तेनाहरतामाहरतान्तेन अहरतान्तेन तेनाहरतामहरतान्तेन यजेतामयजेतान्तेनाहरतामहरतान्तेन यजेताम् तेनायजेतामयजेतान्तेन तेनायजेतान्तदस्ततो यजेतान्तेन तेनायजेतान्ततः यजेतान्ततस्ततो यजेतामयजेतान्ततो वै वै ततो यजेतामयजेतान्ततो वै ततो वै वैतदस्ततो वैतौ तौ वैतदस्ततो वैतौ वैतौ तौ वै वैतौ सुवर्गकौ सुवर्गम् तौ वै वैतौ सुवर्गम् तौ सुवर्गकौ सुवर्गम् तौ तौ सुवर्गम् लोकम् लोककौ सुवर्गम् तौ तौ सुवर्गम् लोकम् सुवर्गम् लोकम् लोककौ सुवर्गकौ सुवर्गम् लोकमयितामयितान् लोककौ सुवर्गकौ सुवर्गम् लोकमयिता सुवर्गमिति सुवाहकम् लोकमयितामयितान् लोकम् लोकमयितान् यो य ऐतान् लोकम् लोकमयितान् यः ऐतान् यो य ऐतामयितान् य एवमेवं य ऐतामयितान् य एवम् य एवमेवं यो य एवम् विद्वान् विद्वानेवं यो य एवम् विद्वान् एवम् विद्वान् विद्वानेवमेवम् विद्वान् द्विरात्रेण द्विरात्रेण विद्वानेवमेवम् विद्वान् द्विरात्रेण विद्वान् द्विरात्रेण द्विरात्रेण विद्वान् विद्वान् द्विरात्रेण युजते युजते द्विरात्रेण विद्वान् विद्वान् द्विरात्रेण युजते द्विरात्रेण युजते युजते द्विरात्रेण द्विरात्रेण युजते सुवर्गको सुवर्गम् युजते द्विरात्रेण द्विरात्रेण युजते सुवर्गम् द्विरात्रेण द्विरात्रेण यजते सुवर्गको सुवर्गम् यजते यजते सुवर्गमेवैव सुवर्गम् यजते यजते सुवर्गमेव सुवर्गमेवैव सुवर्गको सुवर्गमेव लोकम् लोकमेव सुवर्गको सुवर्गमेव लोकम् सुवर्गमिति सुवर्गम् एव लोकम् लोकमेवैव लोकमेत्येत लोकमेवैव लोकमेति लोकमेत्येत लोकम् लोकमेत तौ तावेत लोकम् लोकमेत तौ एति तौ तावे एत्यकृतावैतामैतान् तावे एत्यकृतावैताम् तावैतामैतान्तौ तावैताम् पूर्वेण पूर्वेणैतान्तौ तावैताम् पूर्वेण ऐताम् पूर्वेण पूर्वेणैतामैताम् पूर्वेणाह्नाह्नः पूर्वेणैतामैताम् पूर्वेणाह्नाः पूर्वेणाह्नाह्नः पूर्वेण पूर्वेणाह्नागच्छतामगच्छतामह्नः पूर्वेण पूर्वेणाह्नागच्छताम् अह्नागच्छतामगच्छतामह्नाह्नागच्छतामुत्तरेणोत्तरेणागच्छतामह्नाह्नागच्छतामुत्तरेण अगच्छतामुत्तरेणोत्तरेणागच्छतामगच्छतामुत्तरेणाभिप्लवो विप्लव उत्तरेणागच्छतामगच्छतामुत्तरेणाभिप्लवः उत्तरेणाभिप्लवोऽभिप्लव उत्तरेणोत्तरेणाभिप्लवः पूर्वम् पूर्वमभिप्लव उत्तरेणोत्तरेणाभिप्लवः पूर्वम् उत्तरेणेत्युत्तरेण अभिप्लवः पूर्वम् पूर्वमभिप्लवोऽभिप्लवः पूर्वमहरः पूर्वमभिप्लवोऽभिप्लवः पूर्वमहः अभिप्लव इत्यभिप्लवः पूर्वमहरः पूर्वम् पूर्वमहद्भवति भवत्यः पूर्वम् पूर्वमहद्भवति अहद्भवति भवत्यहरहद्भवति गतिर्गतिर्भवत्यहरहद्भवति गतिः भवति गतिर्गतिर्भवति भवति गतिरुत्तरमुत्तरम् गतिर्भवति भवति गतिरुत्तरम् गतिरुत्तरमुत्तरम् गतिर्गतिरुत्तरम् ज्योतिष्टोमो ज्योतिष्टोम उत्तरम् गतिर्गतिरुत्तरम् ज्योतिष्टोमः उत्तरम् ज्योतिष्टोमो ज्योतिष्टोम उत्तरमुत्तरम् ज्योतिष्टोमाग्निष्टोमोऽग्निष्टोमो ज्योतिष्टोम उत्तरमुत्तरम् ज्योतिष्टोमाग्निष्टोमः उत्तरमित्युदोत्तरम् ज्योतिष्टोमाग्निष्टोमोऽग्निष्टोमो ज्योतिष्टोमो ज्योतिष्टोमाग्निष्टोमः पूर्वम् पूर्वमग्निष्टोमो ज्योतिष्टोमो ज्योतिष्टोमाग्निष्टोमः पूर्वम् ज्योतिष्टोम इति ज्योतिः स्तोमः अग्निष्टोमः पूर्वम् पूर्वमग्निष्टोमो अग्निष्टोमः पूर्वमहरः पूर्वमग्निष्टोमो अग्निष्टोमः पूर्वमहरः अग्निष्टोम इत्यग्ने स्तोमः पूर्वमहरः पूर्वम् पूर्वमहद्भवति भवत्यः पूर्वम् पूर्वमहद्भवति अहद्भवति भवत्यहरहद्भवति तेजस्तेजो भवत्यहरहद्भवति तेजः भवति तेजस्तेजो भवति तेजस्तेन तेन तेजो भवति तेजस्तेन तेजस्तेन तेन तेजस्तेजस्तेनावावतेन तेजस्तेजस्तेनाव तेनावावतेन तेनावरुन्धे रुन्धेवतेन तेनावरुन्धे अवरुन्धे रुन्धे वावरुन्धे सर्वस्तोमः सर्वस्तोमो रुन्धे वावरुन्धे सर्वस्तोमः रुन्धे सर्वस्तोमः सर्वस्तोमो रुन्धे रुन्धे सर्वस्तोमो दरात्रो दरात्रः सर्वस्तोमो रुन्धे रुन्धे सर्वस्तोमो दरात्रः सर्वस्तोमोदरात्रोदरात्रः सर्वस्तोमः सर्वस्तोमोदरात्र उत्तरमुत्तरमदरात्रः सर्वस्तोमः सर्वस्तोमोदरात्र उत्तरम् सर्वस्तोम इति सर्वास्तोमः अधिरात्र उत्तरमुत्तरमदरात्रोदरात्र उत्तरगुं सर्वस्य सर्वस्योत्तरमदरात्रोदरात्र उत्तरगुं सर्वस्य अधिरात्र इत्यदि रात्रः उत्तरगुं सर्वस्य सर्वस्योत्तरमुत्तरगुं सर्वस्याप्त्यै सर्वस्योत्तरमुत्तरगुं सर्वस्याप्त्यै उत्तरमित्युदोत्तरम् सर्वस्याप्त्या आप्त्ये सर्वस्य सर्वस्याप्त्ये सर्वस्य सर्वस्याप्त्ये सर्वस्य सर्वस्याप्त्ये सर्वस्य आप्त्ये सर्वस्य सर्वस्याप्त्या आप्त्ये सर्वस्यावरुध्या अवरुध्ये सर्वस्याप्त्या आप्त्ये सर्वस्यावरुध्ये सर्वस्यावरुध्या अवरुध्ये सर्वस्य सर्वस्यावरुध्ये गायत्रम् गायत्रमवरुध्ये सर्वस्य सर्वस्यावरुध्ये गायत्रम् अवरुध्ये गायत्रम् गायत्रमवरुध्या अवरुध्ये गायत्रम् पूर्वे पूर्वे गायत्रमवरुध्या अवरुध्ये गायत्रम् पूर्वे अवरुध्या इत्यवरुध्ये गायत्रम् पूर्वे पूर्वे गायत्रम् गायत्रम् पूर्वे हन्नहन् पूर्वे गायत्रम् गायत्रम् पूर्वे हन् पूर्वे हन्नहन् पूर्वे पूर्वे हन् साम सामहन् पूर्वे पूर्वे हन् साम अहन् साम सामहन्नहन् साम भवति भवति सामहन्नहन् साम भवति साम भवति भवति साम साम भवति तेजस्तेजो भवति साम साम भवति तेजः भवति तेजस्तेजो भवति तेजो वै वै तेजो भवति तेजो वै तेजो वै वै तेजस्तेजो वै गायत्री गायत्री वै तेजस्तेजो वै गायत्री वै गायत्री गायत्री वै वै गायत्री गायत्री गायत्री गायत्री ब्रह्मवर्चसम् ब्रह्मवर्चसम् गायत्री गायत्री ब्रह्मवर्चसम् तेजस्तेजो ब्रह्मवर्चसम् गायत्री गायत्री ब्रह्मवर्चसम् तेजः ब्रह्मवर्चसम् तेजस्तेजो ब्रह्मवर्चसम् ब्रह्मवर्चसम् तेज एवैव तेजो ब्रह्मवर्चसम् ब्रह्मवर्चसम् तेज एव ब्रह्मवर्चसमिति ब्रह्मवर्चसम् तेज एवैव तेजस्तेज एव ब्रह्मवर्चसम् ब्रह्मवर्चसमेव तेजस्तेज एव ब्रह्मवर्चसम् एव ब्रह्मवर्चसम् ब्रह्मवर्चसमेवैव ब्रह्मवर्चसमात्मन्नात्मन् ब्रह्मवर्चसमेवैव ब्रह्मवर्चसमात्मन् ब्रह्मवर्चसमात्मन्नात्मन् ब्रह्मवर्चसम् ब्रह्मवर्चसमात्मन् धत्ते दत्त आत्मन् ब्रह्मवर्चसम् ब्रह्मवर्चसमात्मन् धत्ते ब्रह्मवर्चसमिति ब्रह्मा वर्चसम् आत्मन् धत्ते धत्त आत्मन्नात्मन् धत्ते त्रैष्टुभम् द्रैष्टुभम् धत्त आत्मन्नात्मन् धत्ते त्रैष्टुभम् धत्ते त्रैष्टुभम् द्रैष्टुभम् धत्ते धत्ते त्रैष्टुभमुत्तर उत्तरे त्रैष्टुभम् धत्ते धत्ते त्रैष्टुभमुत्तरे त्रैष्टुभमुत्तर उत्तरे त्रैष्टुभम् द्रैष्टुभमुत्तर ओज ओज उत्तरे त्रैष्टुभम् द्रैष्टुभमुत्तर ओजः उत्तर ओज ओज उत्तर उत्तर ओजो वै वा ओज उत्तर उत्तर ओजो वै उत्तर इत्युदोत्तरे ओजो वै वा ओज ओजो वै वीर्यम् वीर्यम् वा ओज ओज वै वीर्यम् वै वीर्यम् वीर्यम् वै वीर्यम् तृष्टक् तृष्टक् वीर्यम् वै वीर्यम् तृष्टक् वीर्यम् तृष्टक् तृष्टक् वीर्यम् वीर्यम् तृष्टगोज ओजस्तृष्टक् वीर्यम् वीर्यम् तृष्टगोजः तृष्टगोज ओजस्तृष्टक् तृष्टगोज एवैवौजस्तृष्टक् तृष्टगोज एव ओज एवैवौज ओज एव वीर्यम् वीर्यमेवौज ओज एव वीर्यम् एव वीर्यम् वीर्यमेवैव वीर्यमात्मन्नात्मन वीर्यमेवैव वीर्यमात्मन् वीर्यमात्मन्नात्मन वीर्यम् वीर्यमात्मन् धत्ते धत्त आत्मन वीर्यम् वीर्यमात्मन् धत्ते आत्मन् धत्ते धत्त आत्मन्नात्मन् धत्ते रथन्तरगोरथन्तरम् धत्त आत्मन्नात्मन् धत्ते रथन्तरम् रते रथन्तरगोरथन्तरम् धत्ते धत्ते रथन्तरम् पूर्वे पूर्वे रथन्तरम् धत्ते धत्ते रथन्तरम् पूर्वे रथन्तरम् पूर्वे पूर्वे रथन्तरगोरथन्तरम् पूर्वे हन्न हन् पूर्वे रथन्तरगोरथन्तरम् पूर्वे हन् रथन्तरमिति रथन्तरम् पूर्वे हन्न हन् पूर्वे हन् साम साम हन् पूर्वे हन् साम अहन् साम साम हन्न हन् साम भवति भवति साम हन्न हन् साम भवति साम भवति भवति साम साम भवतीयमिजम् भवति साम साम भवतीयम् भवतीजमिजम् भवति भवतीजम् वै वा इयम् भवति भवतीजम् वै इयम् वै वा इयमियम् वैरथन्तरगोरथन्तरम् वा इयमियम् वैरथन्तरम् वैरथन्तरगोरथन्तरम् वै वैरथन्तरमस्यामस्यागोरथन्तरम् वै वैरथन्तरमस्याम् रथन्तरमस्यामस्यागोरथन्तरगोरथन्तरमस्यामेवैवास्यागोरथन्तरगोरथन्तरमस्यामेव रथन्तरमिति रथम् परम् अस्यामेवैवास्यामस्यामेव प्रतिप्रत्येवास्यामस्यामेव प्रति एव प्रतिप्रत्येवैव प्रतिष्ठति तिष्ठति प्रत्येवैव प्रतिष्ठति प्रतिष्ठति तिष्ठति प्रति प्रतिष्ठति बृहत् बृहत्तिष्ठति प्रति प्रतिष्ठति बृहत् तिष्ठति बृहत् बृहत्तिष्ठति तिष्ठति बृहदुत्तर उत्तरे बृहत्तिष्ठति तिष्ठति बृहदुत्तरे बृहदुत्तर उत्तरे बृहत् बृहदुत्तरे सावसा उत्तरे बृहत् बृहदुत्तरेऽसौ उत्तरे सावसा उत्तर उत्तरेऽसौ वै वा सा उत्तर उत्तरेऽसौ वै उत्तरराजीत्युदोत्तरे असौ वै वा असावसौ वै बृहद् बृहद् वा असावसौ वै बृहद् वै बृहद् बृहद् वै वै बृहदमुष्यामुष्याम् बृहद् वै वै बृहदमुष्याम् बृहदमुष्यामुष्याम् बृहद् बृहदमुष्यामे वै वामुष्याम् बृहद् बृहदमुष्यामेव अमुष्यामे वै वामुष्यामुष्यामेव प्रतिप्रत्येवामुष्यामुष्यामेव प्रति एव प्रतिप्रत्येवैव प्रतिष्ठति तिष्ठति प्रत्येवैव प्रतिष्ठति प्रतिष्ठति तिष्ठति प्रति प्रतिष्ठति प्रत्यष्ठति प्रति प्रतिष्ठति तद् तिष्ठति तत्प्रतिष्ठति तिष्ठति तदाहुराहुस्तत्तिष्ठति तिष्ठति तदाहु तदाहुराहुस्तत्तदाहुक्वाहुस्तत्तदाहुक्वा आहुक्वाहुराहुक्व जगति जगति क्वाहुराहुक्व जगति क्व जगति जगति क्वाक्व जगति च जगति क्वाक्व जगति च जगति च जगति जगति चानुष्टुभनुष्टुब् च जगति जगति चानुष्टुभ चानुष्टुभनुष्टुब् च चानुष्टुब् च चानुष्टुब् च चानुष्टुब् च अनुष्टुप् च चानुष्टुभनुष्टुप् चेदीति चानुष्टुभनुष्टुप् चेदि अनुष्टुवेत्यनोऽस्तुप् चेदीति च चेत् वैखानसं वैखानसमिति च चेत् वैखानसम् इति वैखानसं वैखानसमितीति वैखानसं पूर्वे पूर्वे वैखानसमितीति वैखानसं पूर्वे वैखानसं पूर्वे पूर्वे वैखानसं वैखानसं पूर्वे हन्न हन् पूर्वे वैखानसं वैखानसं पूर्वे हन्न पूर्वे हन्न हन् पूर्वे पूर्वे हन् साम साम हन् पूर्वे पूर्वे हन् साम अहम् साम साम हन्न हन् साम भवति भवति साम हन्न हन् साम भवति साम भवति भवति साम साम भवति तेन तेन भवति साम साम भवति तेन भवति तेन तेन भवति भवति तेन जगत्यै जगत्यै तेन भवति भवति तेन जगत्यै तेन जगत्यै जगत्यै तेन तेन जगत्यै न जगत्यै तेन तेन जगत्यै न जगत्यै न जगत्यै जगत्यै नैत्येतन जगत्यै जगत्यै नैति नैत्येतन नैति षोडशि षोडश्येतन नैति षोडशि एत षोडशि षोडश्येत्येत षोडश्युत्तर उत्तरे षोडश्येत्येत षोडश्युत्तरे षोडश्युत्तर उत्तरे षोडशि षोडश्युत्तरे तेन तेन उत्तरे षोडशि षोडश्युत्तरे तेन उत्तर एतेन तेनोत्तर उत्तर एतेनानुष्टुभो नुष्टुभस्तेनोत्तर उत्तर एतेनानुष्टुभ उत्तरादित्युदनानुष्टुभो नुष्टुभस्तेन तेनानुष्टुभोधाधानुष्टुभस्तेन तेनानुष्टुभोध अनुष्टुभोधाधानुष्टुभो नुष्टुभोधाहुराहुरधानुष्टुभो नुष्टुभोधाहु अनुष्टुभ इत्यनोऽस्तुभ अथाहुराहुरथाथाहुर्यद्यदाहुरथाथाहुर्यत् आहुर्यद्यदाहुराहुर्यत्समाने समाने यदाहुराहुर्यत्समाने यत्समाने समाने यद्यत्समाने एर्धमासे एर्धमासे समाने यद्यत्समाने एर्धमासे समाने एर्धमासे एर्धमासे समाने समाने एर्धमासे स्यातागस्यातामर्धमासे समाने समाने एर्धमासे स्याताधमासे स्यातागस्यातामर्धमासे एर्धमासे स्यातामन्यतरस्यान्यतरस्य स्यातामर्धमासे एर्धमासे स्यातामन्यतरस्य अर्धमास इत्यर्धामासे स्यातामन्यतरस्यान्यतरस्यस्यातागस्यातामन्यतरस्यान्नोऽन्यतरस्यस्यातागस्यातामन्यतरस्यान्नोऽन्यतरस्यान्नोऽन्यतरस्यान्यतरस्यान्नो वीर्यम् वीर्यमन्नोऽन्यतरस्यान्यतरस्यान्नो वीर्यम् अह्नो वीर्यम् वीर्यमन्नोऽन्नो वीर्यमन्मनो वीर्यमन्नोऽन्नो वीर्यमनु वीर्यमन्मनु वीर्यम् वीर्यमनुवर्जेतवर्जेतावीर्यम् वीर्यमनुवर्जेत अनुपद्येतपद्येतान्वनुपद्येतेतीतिपद्येतान्वनुपद्येतेति पद्येतेतीतिपद्येतपद्येतेत्यमावास्यायाममावास्यायामिति पद्येतपद्येतेत्यमावास्यायाम् पूर्वम् पूर्वममावास्यायामित्येत्यमावास्यायाम् पूर्वम् अमावास्यायाम् पूर्वम् पूर्वममावास्यायाममावास्यायाम् पूर्वमहरः पूर्वममावास्यायाममावास्यायाम् पूर्वमः अमावास्यायामित्यमावास्यायाम् पूर्वमहरः पूर्वम् पूर्वमहर्भवति भवत्यः पूर्वम् पूर्वमहर्भवति अहर्भवति भवत्यहरहद्भवत्युत्तरस्मिन्नुत्तरस्मिन् भवत्यहरहद्भवत्युत्तरस्मिन् भवत्युत्तरस्मिन्नुत्तरस्मिन् भवति भवत्युत्तरस्मिन्नुत्तरमुत्तरमुत्तरस्मिन् भवति भवत्युत्तरस्मिन्नुत्तरम् उत्तरस्मिन्नुत्तरमुत्तरमुत्तरस्मिन्नुत्तरस्मिन्नुत्तरम् नानानोत्तरमुत्तरस्मिन्नुत्तरस्मिन्नुत्तरम् नाना उत्तरस्मिन्नित्युदोत्तरस्मिन्न उत्तरन्नानानोत्तरमुत्तरन्नानैवैवनानोत्तरमुत्तरन्नानैव उत्तरमित्युदोत्तरम् नानैवैवनानानैवार्थमासयोरर्थमासयोरेवनानानैवार्थमासयोः एवार्थमासयोरर्थमासयोरेवैवार्थमासयोर्भवतो भवतोऽर्थमासयोरेवैवार्थमासयोर्भवतः अर्थमासयोगोर्भवतो भवतोऽर्थमासयोरर्थमासयोगोर्भवतो नानावीर्ये नानावीर्ये भवतोऽर्थमासयोरर्थमासयोर्भवतो नानावीर्ये अर्थमासयोरित्यर्थमासयोः भवतो नानावीर्ये नानावीर्ये भवतो भवतो नानावीर्ये भवतो भवतो नानावीर्ये भवतो भवतो नानावीर्ये भवतः नानावीर्ये भवतो भवतो नानावीर्ये नानावीर्ये भवतो हविष्पन्धनो हविष्पन्धनम् भवतो नानावीर्ये नानावीर्ये भवतो हविष्पन्धनम् नानावीर्ये नानावीर्ये भवतो हविष्पन्धनो हविष्पन्धनम् भवतो भवतो हविष्पन्धनम् पूर्वम् पूर्वको हविष्पन्धनम् भवतो भवतो हविष्पन्धनम् पूर्वम् हविष्पन्धनम् पूर्वम् पूर्वको हविष्पन्धनो हविष्पन्धनम् पूर्वमहरः पूर्वको हविष्पन्धनो हविष्पन्धनम् पूर्वमहः हविष्कर्ण्यधनमुत्तरमुत्तरगोहविष्कर्ण्यधनगोहविष्कर्ण्यधनमुत्तरम् प्रतिष्ठति प्रतिष्ठत्यागोहविष्कर्ण्यधनगोहविष्कर्ण्यधनमुत्तरम् प्रतिष्ठति हविष्कर्ण्यधनमिति हविष्कृतधनम् उत्तरम् प्रतिष्ठति प्रतिष्ठत्या उत्तरमुत्तरम् प्रतिष्ठति उत्तरमित्युदोत्तरम् प्रतिष्ठित्या इति प्रतिष्ठति आपो वै वा आप आपो वा इदमिदम् वा आप आपो वा इदम् वा इदमिदम् वै वा इदमग्रेऽग्र इदम् वै वा इदमग्रे इदमग्रेऽग्र इदमिदमग्रे सलिलकोसलिलमग्र इदमिदमग्रे सलिलम् अग्रे सलिलगो सलिलमग्रेऽग्रे सलिलमासीदासीत् सलिलमग्रेऽग्रे सलिलमासीत् सलिलमासीदासीत् सलिलगो सलिलमासीत् तस्मिग्रस्तस्मिन्नासीत् सलिलगो सलिलमासीत् तस्मिन् आसीत्तस्मिग्रस्तस्मिन्नासीदासीत् तस्मिन् प्रजापतिः प्रजापतिस्तस्मिन्नासीदासीत्तस्मिन् प्रजापतिः तस्मिन् प्रजापतिः प्रजापतिस्तस्मिग्रस्तस्मिन् प्रजापतिर्वायुर्वायुः प्रजापतिस्तस्मिग्रस्तस्मिन् प्रजापतिर्वायुः प्रजापतिर्वायुर्वायुः प्रजापतिः प्रजापतिर्वायुर्भूत्वा भूत्वा वायुः प्रजापतिः प्रजापतिर्वायुर्भूत्वा प्रजापतिर्प्रजापतिः वायुर्भूत्वा भूत्वा वायुर्वायुर्भूत्वा चरदचरद्भूत्वा वायुर्वायुर्भूत्वा चरद भूत्वा चरदचरद्भूत्वा भूत्वा चरत्सो जरद्भूत्वा भूत्वा चरत्सः अचरत्सो जरदचरत्स इमामिमामूसो जरदचरत्स इमाम् स इमामिमागोस इमामपश्यद पश्यदिमागोस इमामपश्यद इमामपश्यद पश्यदिमामिमामपश्यत्ताम् दामपश्यदिमामिमामपश्यत्ताम् अपश्यत्ताम् दामपश्यद पश्यत्ताम् वराहोवराहस्तामपश्यद पश्यत्ताम् वराह ताम् वराहोवराहस्ताम् ताम् वराहो भूत्वा भूत्वा वराहस्ताम् ताम् वराहो भूत्वा वराहो भूत्वा भूत्वा वराहो वराहो भूत्वा हरद हरदा भूत्वा वराहो वराहो भूत्वा हरद भूत्वा हरद हरदा भूत्वा भूत्वा हरत्ताम् दाम हरदा भूत्वा भूत्वा हरत्ताम् आहरद हरदा हरत्ताम् दाम हरदा हरत्ताम् हरत्ताम् दाम हरद हरत्ताम् विश्वकर्मा विश्वकर्मा दाम हरद हरत्ताम् विश्वकर्मा ताम् विश्वकर्मा विश्वकर्मा ताम् दाम् विश्वकर्मा भूत्वा भूत्वा विश्वकर्मा ताम् दाम् विश्वकर्मा भूत्वा विश्वकर्मा भूत्वा भूत्वा विश्वकर्मा विश्वकर्मा भूत्वा विभूत्वा विश्वकर्मा विश्वकर्मा भूत्वा वि विश्वकर्मेति विश्वकर्मा भूत्वा विभूत्वा भूत्वाव्यमार्गमार्गविभूत्वा भूत्वाव्यमार्ग व्यमार्गमार्गव्यमार्क्सा सा मार्गव्यमार्क्सा अमार्क्सा सा मार्गमार्क्सा प्रथता प्रथसा मार्गमार्क्सा प्रथता सा प्रथता प्रथसा सा प्रथसा सा प्रथसा सा प्रथसा अप्रथतसा सा प्रथता प्रथतसा पृथिवी पृथिवी सा प्रथता प्रथतसा पृथिवी सा पृथिवी पृथिवी सा पृथिव्य भवत भवत्पृथिवी सा पृथिव्य भवत् पृथिव्य भवत भवत्पृथिवी पृथिव्य भवत्तत्तद भवत्पृथिवी पृथिव्य भवत्तत् भवत्तत्तद भवत भवत्पृथिव्यै पृथिव्यै तद भवत भवत्तत्पृथिव्यै तत्पृथिव्यै पृथिव्यै तत्तत्पृथिव्यै पृथिवित्वम् पृथिवित्वम् पृथिव्यै तत्तत्पृथिव्यै पृथिवित्वम् पृथिव्यै पृथिवित्वम् पृथिवित्वम् पृथिव्यै पृथिव्यै पृथिवित्वम् तस्याम् तस्याम् पृथिवित्वम् पृथिव्यै पृथिव्यै पृथिवित्वम् तस्याम् पृथिवित्वम् तस्याम् तस्याम् पृथिवित्वम् पृथिवित्वम् तस्यामश्राम्यश्राम्यत्तस्याम् पृथिवित्वम् पृथिवित्वम् तस्यामश्राम्यत् पृथिवित्वमिति पृथिवीत्वम् तस्यामश्राम्यदश्राम्यत्तस्याम् तस्यामश्राम्यत् प्रजापतिः प्रजापतिरश्राम्यत्तस्याम् तस्यामश्राम्यत् प्रजापतिः अश्राम्यत् प्रजापतिः प्रजापतिरश्राम्यदश्राम्यत् प्रजापतिः स प्रजापतिरश्राम्यदश्राम्यत् प्रजापतिः स प्रजापतिः स प्रजापतिः प्रजापतिः स देवान् देवान् स प्रजापतिः प्रजापतिः स देवान् प्रजापतिरिति प्रजापतिः स देवान् देवान् स देवान् सृजता सृजत देवान् स देवान् सृजत देवान् सृजता सृजत देवान् देवान् सृजत वसून् वसून् सृजत देवान् देवान् सृजत वसून् असृजत वसून् वसून् सृजता सृजत वसून् रुद्रान् रुद्रान् वसून् सृजता सृजत वसून् रुद्रान् वसून् रुद्रान् रुद्रान् वसून् वसून् रुद्रानादित्यानादित्यान् रुद्रान् वसून् वसून् रुद्रानादित्यान् रुद्रानादित्यानादित्यान् रुद्रान् रुद्रानादित्यान्तेत आदित्यान् रुद्रान् रुद्रानादित्यान्ते आदित्यान्तेत आदित्यानादित्यान्ते देवा देवास्त आदित्यानादित्यान्ते देवाः ते देवा देवास्ते ते देवाः प्रजापतिम् प्रजापतिम् देवास्ते ते देवाः प्रजापतिम् देवाः प्रजापतिम् प्रजापतिम् देवा देवाः प्रजापतिमब्रुवन्नब्रुवन् प्रजापतिम् देवा देवाः प्रजापतिमब्रुवन् प्रजापतिमब्रुवन्नब्रुवन् प्रजापतिम् प्रजापतिमब्रुवन् प्राब्रुवन् प्रजापतिम् प्रजापतिमब्रुवन् प्रा प्रजापतिमिति प्रजापतिम् अब्रुवन् प्राब्रुवन्नब्रुवन् प्रजायामहे यायामहे प्राब्रुवन्नब्रुवन् प्रजायामहे प्रजायामहे जायामहे प्रजायामः इति जायामहे प्रजायामः इति जायामः इति जायामहे जायामः इति सस इति जायामहे जायामः इति सः इति सस इति सोऽब्रवीद प्रवेत्स इति सोऽब्रवीद सोऽब्रवीद प्रवेत्स सोऽब्रवेद्यथा यथा अब्रवेत्स सोऽब्रवेद्यथा अब्रवेद्यथा यथा अब्रवीद प्रवेद्यथाहमहन्यथा अब्रवीद प्रवेद्यथाहम् यथाहमहन्यथा यथाहन्युष्मान् युष्मानहन्यथा यथाहन्युष्मान् अहन्युष्मान् युष्मानहमहन्युष्माकस्तमसा तपसा युष्मानहमहन्युष्माकस्तपसा युष्माकस्तपसा तपसा युष्मान् युष्माकस्तपसा दृक्षि दृक्षितपसा युष्मान् युष्माकस्तपसा दृक्षि तपसा दृक्षि दृक्षितपसा तपसा दृक्ष्येवमेवमसृक्षतपसा तपसा दृक्ष्येवम् असृक्ष्येवमेवमसृक्ष्य दृक्ष्येवन्तपसि तपस्येवमसृक्ष्य दृक्ष्येवन्तपसि एवम् तपसि तपस्येवमेवम् तपसि प्रजननम् प्रजननम् तपस्येवमेवम् तपसि प्रजननम् तपसि प्रजननम् प्रजननम् तपसि तपसि प्रजननमिच्छध्वमिच्छध्वम् प्रजननम् तपसि तपसि प्रजननमिच्छध्वम् प्रजननमिच्छध्वमिच्छध्वम् प्रजननम् प्रजननमिच्छध्वमिति इच्छध्वम् प्रजननम् प्रजननमिच्छध्वमिति प्रजननमिति प्राजननम् इच्छध्वमिति इच्छध्वमिच्छध्वमिति तेभ्यस्तेभ्य इति इच्छध्वमिच्छध्वमिति तेभ्य इति तेभ्यस्तेभ्यैतिभ्योऽग्निमग्निन्देभ्यैतिभ्योऽग्निम् तेभ्योऽग्निमग्निन्देभ्यस्तेभ्योऽग्निमायतनमायतनमग्निन्देभ्यस्तेभ्योऽग्निमायतनम् अग्निमायतनमायतनमग्निमग्निमायतनम् प्रायतनम् अग्निमायतनम् प्रायच्छद यच्छत्रायतनमायतनम् प्रायच्छद आयतनमित्यायतनम् अयच्छदेतेनैतेन यच्छदेतेनायतनेनायतनेनैतेनायच्छदेतेनायतनेनायतनेनायतनेनैतेनैतेनायतनेन श्राम्यन श्राम्यकायतनेनैतेनैतेनायतनेन श्राम्यत आयतनेन श्राम्यत श्राम्यकायतनेनायतनेन श्राम्यतेतीति श्राम्यतायतनेनायतनेन श्राम्यतेति आयतनेनेत्यायतनेन श्राम्यतेतीति श्राम्यत श्राम्यतेति तेतैति श्राम्यत श्राम्यतेति ते इति तेत इति ते एग्निनाग्निनात इति ते एग्निना ते एग्निनाग्निनाते ते एग्निनायतनेनायतनेनाग्निनाते ते एग्निनायतनेन अग्निनायतनेनायतनेनाग्निनाग्निनायतनेन श्राम्यन् श्राम्यन्नायतनेनाग्निनाग्निनायतनेनाश्राम्यन् आयतनेनाश्राम्यन् श्राम्यन्नायतनेनायतनेनाश्राम्यन्ते ते श्राम्यन्नायतनेनायतनेनाश्राम्यन्ते आयतनेनेत्यायतनेन अश्राम्यन्ते ते श्राम्यन्न श्राम्यन्ते संवत्सरे संवत्सरे ते श्राम्यन्न श्राम्यन्ते संवत्सरे ते संवत्सरे संवत्सरे ते संवत्सर एकामेकाको संवत्सरे ते संवत्सर एकाम् संवत्सर एकामेकाको संवत्सरे संवत्सर एकाङ्गाङ्गामेकाको संवत्सरे संवत्सर एकाङ्गा संवत्सर इति संवत्सरे एकाङ्गाङ्गामेकामेकाङ्गाम सृजन्ता सृजन्तकामेकामेकाङ्गाम सृजन्ता गामसृजन्ता सृजन्तगाङ्गामसृजन्ततान्तामसृजन्तगाङ्गामसृजन्ततान्तामसृजन्तगाङ्गामसृजन्ततामसृभ्य रुद्रेभ्य आदित्येभ्य आदित्येभ्य रुद्रेभ्य आदित्येभ्य आदित्येभ्य प्रप्रादित्येभ्यो रुद्रेभ्यो रुद्रेभ्य आदित्येभ्य आदित्येभ्य प्रप्रादित्येभ्य आदित्येभ्य प्रायच्छन्नेच्छदित्येभ्य आदित्येभ्य प्रायच्छन्न प्रायच्छन्नयच्छन् प्रायच्छन्नेतामेतामयच्छन्प्रायच्छन्नेताम् अयच्छन्नेतामेतामयच्छन्नयच्छन्नेता गोरक्षध्वगोरक्षध्वमेतामयच्छन्नयच्छन्नेता गोरक्षध्वम् एता गोरक्षध्वगोरक्षध्वमेतामेता गोरक्षध्वमिति रक्षध्वमेतामेता गोरक्षध्वमिति रक्षध्वमिति रक्षध्वगोरक्षध्वमिति रक्षध्वगोरक्षध्वमिति तामिति ताम् वसवो वसवस्तामिति ताम् वसवः ताम् वसवो वसवस्तान् ताम् वसवो रुद्रा रुद्रावसवस्तान् ताम् वसवो रुद्रा वसवो रुद्रा रुद्रावसवो वसवो रुद्रा आदित्या आदित्या रुद्रावसवो वसवो रुद्रा आदित्याः रुद्र आदित्या आदित्या रुद्र रुद्र आदित्या अरक्षन्ता रक्षन्तादित्या रुद्र रुद्र आदित्या अरक्षन्ता आदित्या अरक्षन्ता रक्षन्तादित्या आदित्या अरक्षन्तसा सा रक्षन्तादित्या आदित्या अरक्षन्तसा अरक्षन्तसा सा रक्षन्ता रक्षन्तसा वसुभ्य वसुभ्यस्ता रक्षन्ता रक्षन्तसा वसुभ्यः सा वसुभ्य वसुभ्यस्ता सा वसुभ्यो रुद्रेभ्यो रुद्रेभ्यो वसुभ्यस्ता सा वसुभ्यो रुद्रेभ्यः रुद्रेभ्य आदित्येभ्य आदित्येभ्य रुद्रेभ्य रुद्रेभ्य आदित्येभ्य प्रप्रादित्येभ्यो रुद्रेभ्यो रुद्रेभ्य आदित्येभ्य प्र आदित्येभ्य प्रप्रादित्येभ्य आदित्येभ्य प्राजायताजायत प्रादित्येभ्य आदित्येभ्य प्राजायत प्राजायताजायत प्रप्राजायत त्रीणि त्रीण्यजायत प्रप्राजायत त्रीणि अजायत त्रीणि त्रीण्यजायताजायत त्रीणि च त्रीण्यजायताजायत त्रीणि च त्रीणि च त्रीणि त्रीणि शतानि शतानि च त्रीणि त्रीणि शतानि शतानि शतानि च शतानि त्रयस्त्रिकोशतं त्रयस्त्रिकोशतकोशतानि च शतानि त्रयस्त्रिकोशतम् शतानि त्रयस्त्रिकोंशतं च त्रयस्त्रिकोंशतं च सहस्रतमेव सहस्रतम्येवसहस्रतम्यभवत् सहस्रतम्य भवन भवत्सहस्रतमे सहस्रतम्य भवत्येते भवत्सहस्रतमे सहस्रतम्य भवत्ते सहस्रतमेति सहस्रातमे अभवत्येते भवद भवत्ते देवा देवास्ते भवद भवत्ते देवाः ते देवा देवास्ते ते देवाः प्रजापतिम् प्रजापतिम् देवास्ते ते देवाः प्रजापतिम् देवाः प्रजापतिम् प्रजापतिम् देवा देवाः प्रजापतिमब्रुवन् अब्रुवन् प्रजापतिम् देवा देवाः प्रजापतिमब्रुवन् प्रजापतिमप्रवन्नप्रवन् प्रजापतिम् प्रजापतिमप्रवन् सहस्रेण सहस्रेण प्रवन् प्रजापतिम् प्रजापतिमप्रवन् सहस्रेण प्रजापतिविधिप्रजापतिम् अप्रवन् सहस्रेण सहस्रेण प्रवन्नप्रवन् सहस्रेण नोनसहस्रेण प्रवन्नप्रवन् सहस्रेण नः सहस्रेण नोनसहस्रेण सहस्रेण नोयाजेयादेन सहस्रेण सहस्रेण नोयाजय नोयाजेयादेनो नो याजयेदीति याजयनो नो याजयेति अग्निष्टोमेनेत्यग्नेस्तोमेन वसून यादयत्वसोनवसून यादयत्ते यादयत्वसोनवसून यादयत्ते अयादयत्ते ते यादयत यादयत्त इममिमन्ते यादयत यादयत्त इमम् तैममिमन्ते त इमम् लोकम् लोकमिमन्ते त इमम् लोकम् इमम् लोकम् लोकमिममिमम् लोकमजयन्नजयन् लोकमिमममिमम् लोकमजयन् लोकमजयन्नजयन् लोकम् लोकमजयन्तत्तदजयन् लोकम् लोकमजयन्तत् अजयन्तत्तदजयन्नजयन्तच्च तच्च दत्तच्चाददुरदश्च दत्तच्च ददुः चाददुरदश्च चाददुः ससो ददश्च चाददुः सः ददुःससो ददुरदुःस उक्षेनोक्षेन सो ददुरदुःस उक्षेन स उक्षेनोक्षेन सस उक्षेन रुद्रान् रुद्रानुक्षेन सस उक्षेन रुद्रान् उक्षेन रुद्रान् रुद्रानुक्षेनोक्षेन रुद्रान यादयत यादयत् रुद्रानुक्षेनोक्षेन रुद्रान यादयत् रुद्राण यादयत यादयत् रुद्रान् रुद्राण यादयत्तेते यादयत् रुद्रान् रुद्राण यादयत्ते अयादयत्तेते यादयत यादयत्तेन्तरिक्षमन्तरिक्षन्ते यादयत यादयत्तेन्तरिक्षम् तेन्तरिक्षमन्तरिक्षन्ते तेन्तरिक्षमजयन्नजयन्नन्तरिक्षन्ते तेन्तरिक्षमजयन् अन्तरिक्षमजयन्नजयन्नन्तरिक्षमन्तरिक्षमजयन्तत्तदजयन्नन्तरिक्षमन्तरिक्षमजयन्तत् अजयन्तत्तदजयन्नजयन्तच्च चतदजयन्नजयन्तच्च तच्च चतत्तच्चाददरदश्च तत्तच्चाददुः चाददरदश्च चाददस्स सो ददश्च चाददस्सः अददश्च सो दुरुदुदस्सोतिरात्रेण दिरात्रेण सो दुरुदुदस्सोतिरात्रेण सोतिरात्रेणातिरात्रेण ससोतरात्रेणादित्यानादित्यानदरात्रेण ससोतरात्रेणादित्यानदरात्रेणादित्यानदरात्रेणादित्यानदरात्रेणादित्यान यादयत यादयदादित्यानदरात्रेणादरात्रेणादरात्रेण यादयत अतिरात्रेणेत्यधीरात्रेण आदित्यान यादयत यादयदादित्यानादित्यान यादयत्तेते यादयदादित्यानादित्यान यादयत्ते अयादयत्तेते यादयदादयत्ते ममुन्ते यादयदादयत्ते मुम् ते ममुन्तेते मुम् लोकम् लोकममुन्तेते मुम् लोकम् अमुम् लोकम् लोकममुमुम् लोकमजयन्नजयन् लोकममुमुम् लोकमजयन् लोकमजयन्नजयन् लोकम् लोकमजयन्तत्तदजयन् लोकम् लोकमजयन्तत् अजयन्तत्तदजयन्नजयन्तच्च जनदजयन्नजयन्तच्च तच्च चतत्तच्चाददुरदश्च तत्तच्चाददुः चाददुरदश्च चाददुस्तत्तदश्च चाददुस्तत् अददुस्तत्तदुरददस्तदन्तरिक्षमन्तरिक्षम् तदधुरददस्तदन्तरिक्षम् तदन्तरिक्षमन्तरिक्षम् तत्तदन्तरिक्षम् व्यवैर्यव्यवैर्यतान्तरिक्षम् तत्तदन्तरिक्षम् व्यवैर्यता अन्तरिक्षम् व्यवैर्यव्यवैर्यतान्तरिक्षमन्तरिक्षम् व्यवैर्यतस्मात्तस्मात् व्यवैर्यतान्तरिक्षमन्तरिक्षम् व्यवैर्यतस्मात् यवैर्यतस्मात्तस्माद्यवैर्यतव्यवैर्यतस्मात् रुद्रा रुद्रास्तस्माद्यवैर्यतव्यवैर्यतस्मात् रुद्राः यवैर्यतेति वि अवैर्यत तस्मात् मध्यमम् मध्यममहरहर्मध्यमम् मध्यममः स्त्रिरात्रस्य त्रिरात्रस्याहर्मध्यमम् मध्यममः स्त्रिरात्रस्य अहस्त्रिरात्रस्य त्रिरात्रस्याहरहस्त्रिरात्रस्य वित्रिरात्रस्याहरहस्त्रिरात्रस्य वि त्रिरात्रस्य वित्रिरात्रस्य त्रिरात्रस्य विः वित्रिरात्रस्य त्रिरात्रस्य विः त्रिरात्रस्येति त्रिरात्रस्य विः विविहि तत्तद्धि विविहि तत् हि तत्तद्धि तदवैर्यतावैर्य तदद्धेतदवैर्यत मध्यमस्यान्धोऽन्धोऽमध्यमस्य मध्यमस्यान्धः आज्यमाज्यमन्धोऽमध्यमस्य मध्यमस्यान्धः आज्यम् अन्ध आज्यमाज्यमन्धोऽन्ध आज्यम् भवति भवत्याज्यमन्धोऽन्ध आज्यम् भवति आज्यम् भवति भवत्याज्यमाज्यम् भवति संयानानि संयानानि भवत्याज्यमाज्यम् भवति संयानानि संयानानि भवति भवति संयानानि सूक्तानि सूक्तानि संयानानि भवति भवति संयानानि सूक्तानि षोडशनगुंषोडशनगुंषगुंसदिषोडशनगुंषगुंसदिषोडशनगुंषगुंसदिषोडशनगुंषगुंसदिषोडशनगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगुंषगु अथा तिरात्रो तिरात्रो था तिरात्र एषामेषामतिरात्रो था तिरात्र एषाम्। अतिरात्र एषामेषामतिरात्रोऽतिरात्र एषाम् लोकानाम् लोकानामेषामतिरात्रोऽतिरात्र एषाम् लोकानाम् अतिरात्र इत्यतिरात्रः एषाम् लोकानाम् लोकानामेषामेषाम् लोकानाम् विधृति विधृति लोकानामेषामेषाम् लोकानाम् विधृति लोकानाम् विधृति विधृति लोकानाम् लोकानाम् विधृति त्रीणि त्रीणि त्रीणि त्रीणि विधृति लोकानाम् लोकानाम् विधृति त्रीणि त्रीणि विधृति त्रीणि त्रीणि त्रीणि त्रीणि विधृति विधृति त्रीणि त्रीणि शतानि शतानि त्रीणि त्रीणि विधृति विधृति त्रीणि त्रीणि शतानि विधृत्या इति विधृति त्रीणि त्रीणि शतानि शतानि त्रीणि त्रीणि त्रीणि त्रीणि शतान्यरोचीनाहमलोचीनाहम् शतानि त्रीणि त्रीणि त्रीणि त्रीणि शतान्यरोचीनाहम् त्रीणि त्रीणि त्रीणि त्रीणि शतान्यरोचीनाहमलोचीनाहगो शतानि शतान्यरोचीनाहमव्यवच्छिन्नान्यव्यवच्छिन्नान्यरोचीनाहगो शतानि शतान्यरोचीनाहमव्यवच्छिन्नानि अनोचीनाहमव्यवच्छिन्नान्यव्यवच्छिन्नान्यरोचीनाहमनोचीनाहमव्यवच्छिन्नान् ददाति ददात्यव्यवच्छिन्नान्यरोचीनाहमनोचीनाहमव्यवच्छिन्नान् ददाति अनोचीनाहमित्यनोचीना अहम् अव्यवच्छिन्नान् ददाति ददात्यव्यवच्छिन्नान्यव्यवच्छिन्नान् ददात्येषामेषाम् ददात्यव्यवच्छिन्नान्यव्यवच्छिन्नान् ददात्येषाम् अव्यवच्छिन्नानि इत्यपि अवच्छिन्नानि ददात्येषामेषाम् ददाति ददात्येषाम् लोकानाम् लोकानामेषाम् ददाति ददात्येषाम् लोकानाम् एषाम् लोकानाम् लोकानामेषामेषाम् लोकानामन्वनु लोकानामेषामेषाम् लोकानामनु लोकानामन्वनु लोकानाम् लोकानामनुसन्तत्ये सन्तत्या अनुलोकानाम् लोकानामनुसन्तत्ये अनुसन्तत्ये सन्तत्या अन्वनुसन्तत्ये दशतम् दशतको सन्तत्या अन्वनुसन्तत्ये दशतम् सन्तत्ये दशतम् दशतको सन्तत्ये सन्तत्ये दशतन्न दशतको सन्तत्ये सन्तत्ये दशतन्न सन्तत्या इति सम्प्रत्ये दशतन्न दशतम् दशतन्न विविन दशतम् दशतन्नवि न विविन न विच्छिन्द्याच्छिन्द्याद्विनविच्छिन्द्यात् इच्छन्द्याच्छिन्द्याद्विच्छिन्द्याद्विराजम् विराजम् छिन्द्याद्विच्छिन्द्याद्विराजम् छिन्द्याद्विराजम् विराजम् छिन्द्याच्छिन्द्याद्विराजन्न विराजम् छिन्द्याच्छिन्द्याद्विराजन्न विराजन्न विराजम् विराजन्नेदिन्न विराजम् विराजन्नेत् विराजमिति विराजम् नेदिन्न नेद्विच्छिनदानि विच्छिनदानीन्न नेद्विच्छिनदानि यद्विच्छिनदानि विच्छिनदानीदिद्विच्छिनदानीदिति विच्छिनदानीदिच्छिनदानीति विच्छिनदानीदिति विच्छिनदानि विच्छिनदानीत्यथा चेति विच्छिनदानि विच्छिनदानीत्यथा विच्छिनदानीति विच्छिनदानि इत्यथा खेतीत्यथया याथेतीत्यथया अथया याथाथया सहस्रतमी सहस्रतमी याथाथया सहस्रतमी या सहस्रतमी सहस्रतमी या सहस्रतम्यासीदासीत् सहस्रतमी या सहस्रतम्यासीत् सहस्रतम्यासीदासीत् सहस्रतमी सहस्रतम्यासीत् तस्यान्तस्यामासीत् सहस्रतमी आसीत्तस्यान्तस्यामासीदासीत्तस्यामिन्द्र इन्द्रस्तस्यामासीदासीत्तस्यामिन्द्रः तस्यामिन्द्र इन्द्रस्तस्यान्तस्यामिन्द्रश्च चेन्द्रस्तस्यान्तस्यामिन्द्रश्च इन्द्रश्च चेन्द्र इन्द्रश्च विष्णुर्विष्णश्चेन्द्र इन्द्रश्च विष्णुः च विष्णुर्विष्णश्च च विष्णश्च च विष्णश्च च विष्णश्च विष्णुश्च च विष्णुर्विष्णश्च व्यायच्छेदाम् व्यायच्छेदाम् च विष्णुर्विष्णश्च व्यायच्छेदाम् व्यायच्छेदाम् व्यायच्छेदाञ्जलव्यायच्छेदाघोषसव्यायच्छेदाञ्जलव्यायच्छेदाघोषः व्यायच्छेदाघोषेन्द्रस्सव्यायच्छेदाघोषेन्द्रः अमन्यतामयानयामन्यतामन्यतानयामैव अनयामन्यतामन्यतानयाः सहस्रम् वर्ष्यते वर्क्ष्यते सहस्रगो सहस्रम् वर्क्ष्यत इति वर्क्ष्यते सहस्रगो सहस्रम् वर्क्ष्यत इति वर्क्ष्यत इति वर्क्ष्यते वर्क्ष्यत इति तस्यान्तस्यामिति वर्क्ष्यते वर्क्ष्यत इति तस्याम् इति तस्यान्तस्यामिति कृतस्यामकल्पेदामकल्पेदान्तस्यामिति कृतस्यामकल्पेदाम् तस्यामकल्पेतामकल्पेतान्तस्यान्तस्यामकल्पेतान् विभागे द्विभागे कल्पेतान्तस्यान्तस्यामकल्पेतान् विभागे अकल्पेतान् विभागे द्विभागे कल्पेतामकल्पेतान् विभाग इन्द्र इन्द्रो द्विभागे कल्पेतामकल्पेतान् विभाग इन्द्रः विभाग इन्द्र इन्द्रो द्विभागे द्विभाग इन्द्रस्तृतीये तृतीय इन्द्रो द्विभागे द्विभाग इन्द्रस्तृतीये विभाग इति द्विभागे इन्द्रस्तृतीये तृतीय इन्द्र इन्द्रस्तृतीये विष्णुर्विष्णस्तृतीय इन्द्र इन्द्रस्तृतीये विष्णुः तृतीये विष्णुर्विष्णस्तृतीये तृतीये विष्णस्तत्तद्विष्णस्तृतीये तृतीये विष्णस्तद् विष्णस्तत्तद्विष्णर्विष्णस्तद्वै वै तद्विष्णर्विष्णस्तद्वै तद्वै वै तत्तद्वा एषैषा वै तत्तद्वा एषा वा एषैषा वै वा एषाभ्यनो ओच्यतेभ्यनो ओच्यत एषा वै वा एषाभ्यनो ओच्यते एषाभ्यनो ओच्यतेभ्यनो ओच्यत एषैषाभ्यनो ओच्यत उभोभाभ्यनो ओच्यत एषैषाभ्यनो ओच्यत उभा अभ्यनो ओच्यत उभोभाभ्यनो ओच्यतेभ्यनो ओच्यत उभादिज्ञोर्भाभ्यनो ओच्यतेभ्यनो ओच्यत उभादिज्ञो अभ्यनो ओच्यत इत्यभि अनु ओच्यते उभादिज्ञोर्भाभिज्ञोभाभिज्ञोभाभिज्ञधुरिति ऋज्ञधुर्तेतिज्ञधर्जज्ञधर्जतान्तामितिज्ञधर्जज्ञधर्जतान्तामितिताम् वै वैतामितेताम् वै ताम् वै वैतान्ताम् वा एतामेताम् वै तान्ताम् वा एताम् वा एतामेताम् वै वा एतामच्छावाकोच्छावाक एताम् वै वा एतामच्छावाक एतामच्छावाकोच्छावाक एतामेतामच्छावाक एवै वाच्छावाक एतामेतामच्छावाक एव अच्छावाक एवैवाच्छावाकोच्छावाक एव शकुंसति शकुंसत्येवाच्छावाकोच्छावाक एव शकुंसति एव शकुंसति शकुंसत्येवैव शकुंसत्यथाथ शकुंसत्येवैव शकुंसत्यथा शकुंसत्यथाथ शकुंसति शकुंसत्यथया याथ शकुंसति शकुंसत्यथया अथया याथाथया सहस्रतमी सहस्रतमी याथाथया सहस्रतमी या सहस्रतमी सहस्रतमी या सहस्रतमी सा सहस्रतमी या सहस्रतमी सा सहस्रतमी सा सहस्रतमे सहस्रतमे सा होत्रे होत्रे सा सहस्रतमे सहस्रतमे सा होत्रे सहस्रतमीति सहस्रातमी सा होत्रे होत्रे सा होत्रे देया देया होत्रे सा होत्रे देया होत्रे देया देया होत्रे होत्रे देयेति देया होत्रे होत्रे देयेति देयेति देया देयेति होतारको होतारमिति देया देयेति होतारम् इति होतारको होतारमिति होतारम् वै वै होतारमिति होतारम् वै होतारम् वै वै होतारको होतारम् वा अभ्यदरिच्यते अभ्यदरिच्यते वै होतारको होतारम् वा अभ्यदरिच्यते वा अभ्यदरिच्यते अभ्यदरिच्यते वै वा अभ्यदरिच्यते यद्यदभ्यदरिच्यते वै वा अभ्यदरिच्यते यद् अभ्यदरिच्यते यद्यदभ्यदरिच्यते अभ्यदरिच्यते यदतिरिच्यते दृच्यते यदभ्यदरिच्यते अभ्यदरिच्यते यदतिरिच्यते अभ्यदरिच्यत इत्यभि अतिरिच्यते यदतिरिच्यते धृच्यते यद्यदतिरिच्यते होता होता धृच्यते यद्यदतिरिच्यते होता अतिरिच्यते होता होता धृच्यते धृच्यते होदाना आप्तस्याना आप्तस्य होता धृच्यते धृच्यते होदाना आप्तस्य अतिरिच्यत इत्यदि ऋच्यते होदाना आप्तस्याना आप्तस्य होता होदाना आप्तस्यापयितापयिताना आप्तस्य होता होदाना आप्तस्यापयिता आप्तस्यापयितापयिताना आप्तस्याना आप्तस्यापयिताथापयिताना आप्तस्याना आप्तस्यापयिताथ आपयिताथापयितापयिताथाहुराहुरथापयितापयिताथाहु अथाहुराहुरथाथाहुर्नेत्र उन्नेत्र आहुरथाथाहुर्नेत्रे आहुर्नेत्र उन्नेत्र आहुराहुर्नेत्रे देया देयोर्नेत्र आहुराहुर्नेत्रे देया उन्नेत्रे देया देयो उन्नेत्र उन्नेत्रे देयेति देयो उन्नेत्र उन्नेत्रे देयेति उन्नेत्र इत्युदो नेत्रे देयेति देया देयेत्यतिरिक्तातिरिक्ते देया देयेत्यतिरिक्ता इत्यतिरिक्तातिरिक्ते देत्यतिरिक्ता वै वा अतिरिक्ते देत्यतिरिक्ता वै अतिरिक्ता वै वा अतिरिक्तातिरिक्ता वा एषैषा वा अतिरिक्तातिरिक्ता वा एषा अतिरिक्ते वा एषैषा वै वा एषा सहस्रस्य सहस्रस्यैषा वै वा एषा सहस्रस्य एषा सहस्रस्य सहस्रस्यैषैषा सहस्रस्यातिरिक्तोऽतिरिक्तः सहस्रस्यैषैषा सहस्रस्यातिरिक्तः सहस्रस्यातिरिक्तोऽतिरिक्तः सहस्रस्य सहस्रस्यातिरिक्त उन्नेतोन्नेतातिरिक्तः सहस्रस्य सहस्रस्यातिरिक्त उन्नेता अतिरिक्त उन्नेतोन्नेतातिरिक्तोऽतिरिक्त उन्नेतर्त्विजा मृत्विजा उन्नेतातिरिक्तोऽतिरिक्त उन्नेतर्त्विजा अतिरिक्त इत्यतिरिक्तः उन्नेतर्त्विजा मृत्विजा उन्नेतोऽन्नेतर्त्विजामथर्त्विजा उन्नेतोऽन्नेतर्त्विजामथ उन्नेतेत्युदुन्नेत अर्त्विजामथा धर्त्विजा मृत्विजामथा हुराहुरसर्त्विजा मृत्विजामथाहु अथाहुराहुरथाथाहुः सर्वेभ्यः सर्वेभ्य आहुरथाथाहुः सर्वेभ्य आहुः सर्वेभ्यः सर्वेभ्य आहुराहुः सर्वेभ्यः सदस्येभ्यः सदस्येभ्यः सर्वेभ्य आहुराहुः सर्वेभ्यः सदस्येभ्य सर्वेभ्यः सदस्येभ्यः सदस्येभ्यः सर्वेभ्यः सर्वेभ्यः सदस्येभ्यो देयादेया सदस्येभ्यः सर्वेभ्यः सर्वेभ्यः सदस्येभ्यो देया सदस्येभ्यो देयादेया सदस्येभ्यः सदस्येभ्यो देयेदिति देया सदस्येभ्यः सदस्येभ्यो देयेति देयेदिति देया देयेत्यथा देयेत्यथा इत्यथा होराहुरथेदीत्यथा हो अथा हुराहुरथाथा हुरुदावृत्यो धावृत्या हुरथाथा हुरुदावृत्या आहुरुदावृत्यो धावृत्या हुराहुरदावृत्या सा सोदावृत्या हुराहुरदावृत्या सा धावृत्या सा सोदावृत्यो धावृत्या सा विषम् विषमो सोदावृत्यो धावृत्या सा विषम् उदाकृत्येत्युभवाकृत्या सा विषम् विषमो सा विषञ्चरेच्चरेत्वशमो सा विषञ्चरेत् विषञ्चरेच्चरेत्वशम् विषञ्चरेति दीनचरेत्वशम् विषञ्चरेति चलेदिलीति चलेच्चलेदित्यथाथेति चलेच्चलेदित्यथा इत्यथाथेदीत्यथा हुराहुरथेदीत्यथा हु अथा हुराहुरथाथाहुर्ब्रह्मणे ब्रह्मण आहुरथाथाहुर्ब्रह्मणे आहुर्ब्रह्मणे ब्रह्मण आहुराहुर्ब्रह्मणे चतुर्ब्रह्मण आहुराहुर्ब्रह्मणे च ब्रह्मणे चतुर्ब्रह्मणे ब्रह्मणे चाग्नीधेऽग्नीधे च ब्रह्मणे ब्रह्मणे चाग्नीधे चाग्नीधेऽग्नीधे चाग्नीधे चाग्नीधे चाग्नीधे च अग्निधेतदाग्निधेग्निधे च देया देया चाग्निधेग्निधे च देया अग्नेध इत्यग्निधे च देया देया च देयेति देया च देयेति देयेति देया देयेद्विभागम् द्विभागमिद देया देयेद्विभागम् इदद्विभागम् द्विभागमिति द्विभागम् ब्रह्मणे ब्रह्मणे द्विभागमिति द्विभागम् ब्रह्मणे द्विभागम् ब्रह्मणे ब्रह्मणे द्विभागम् द्विभागम् ब्रह्मणे तृतीयम् तृतीयम् ब्रह्मणे द्विभागम् द्विभागम् ब्रह्मणे तृतीयम् भागम् ब्रह्मणे तृतीयम् तृतीयम् ब्रह्मणे ब्रह्मणे तृतीयमग्निधेग्निधे तृतीयम् ब्रह्मणे ब्रह्मणे तृतीयमग्निधे तृतीयमग्निधेग्निधे तृतीयम् तृतीयमग्निध ऐन्द्र ऐन्द्रोऽग्निधे तृतीयम् तृतीयमग्निध ऐन्द्रः अग्निध ऐन्द्र ऐन्द्रो अग्निधेग्निध ऐन्द्रो वै वा ऐन्द्रो अग्निधेग्निध ऐन्द्रो वै अग्निध इत्यग्निधे ऐन्द्रो वै वा ऐन्द्र ऐन्द्रो वै ब्रह्मा ब्रह्मा वा ऐन्द्र ऐन्द्रो वै ब्रह्मा वै ब्रह्मा ब्रह्मा वै वै ब्रह्मा वै ईष्णवो वै ईष्णवो ब्रह्मा वै वै ब्रह्मा वै ईष्णवः ब्रह्मा वै ईष्णवो वै ईष्णवो ब्रह्मा ब्रह्मा वै ईष्णवो अग्निरग्नेद् वै ईष्णवो ब्रह्मा ब्रह्मा वै ईष्णवो अग्निरद् वैष्णवो अग्निरग्नेद् वै ईष्णवो वै ईष्णवो अग्नेद्यथा यथाग्नेद्वै ईष्णवो वै ईष्णवो अग्नेद्यथा अग्नेद्यथा यथाग्निरग्नेद्यथैवैव यथाग्निरग्नेद्यथैव यथैवैव यथा यथैव तौ तावेव यथा यथैव तौ एव तौ तावेवैव नामकल्पेतामकल्पेतान्तावेवैव तामकल्पेताम् तावकल्पेतामकल्पेतान्तौ तावकल्पेतामितीत्यकल्पेतान्तौ तामकल्पेतामिति अकल्पेतामितीत्यकल्पेतामकल्पेतामित्यथाथेत्यकल्पेतामकल्पेतामित्यथा इत्यथाथेदीत्यथाहुराहुरथेदीत्यथाहु अथा हुराहुरथाथाहुर्यायाहुरथाथाहुर्या आहुर्यायाहुराहुर्या कल्याणी कल्याणी याहुराहुर्या कल्याणी या कल्याणी कल्याणी या कल्याणी बहुरूपा बहुरूपा कल्याणी या कल्याणी बहुरूपा कल्याणी बहुरूपा बहुरूपा कल्याणी बहुरूपा सा बहुरूपा कल्याणी बहुरूपा सा बहुरूपा सा बहुरूपा बहुरूपा सा देया देया सा बहुरूपा बहुरूपा सा देया बहुरूपेति बहुरूपा सा देया देया सा देयेति देया सा देयेति देयेति देया देयेत्यथाथेति देया देयेत्यथा इत्यथाथेदीत्यथा हुराहुरथेदीत्यथा हो अथा हुराहुरथाथा हुर्यायाहुरथाथाहुर्या आहुर्यायाहुराहुर्याद्विरूपाद्विरूपा याहुराहुर्याद्विरूपा याद्विरूपाद्विरूपाया याद्विरूपो भयत एन्य भयत एनेद्विरूपाया याद्विरूपो भयत एनि द्विरूपो भयत एन्य भयत एनेद्विरूपाद्विरूपो भयत एनि सा सो भयत एनेद्विरूपाद्विरूपो भयत एनि सा द्विरूपेति द्विरूपा भयत एनेसा सो भयत एन्य भयत एनेसा देया देया सो भयत एन्य भयत एनेसा देया भयत एनेत्य भयतः एनि सा देया देया सा देयेति देया सा देयेति देयेति देया देयेति सहस्रस्य सहस्रस्य देया देयेति सहस्रस्य इति सहस्रस्य सहस्रस्य देयेति सहस्रस्य परिगृहीत्ये परिगृहीत्ये सहस्रस्य देयेति सहस्रस्य परिगृहीत्ये सहस्रस्य परिगृहेत्ये परिगृहेत्ये सहस्रस्य सहस्रस्य परिगृहेत्ये तत्तत् परिगृहेत्ये सहस्रस्य सहस्रस्य परिगृहेत्ये तत् परिगृहेत्ये तत्तत् परिगृहेत्ये परिगृहेत्ये तद्वै वै तत् परिगृहेत्ये परिगृहेत्ये तद्वै परिगृहेत्या इति परिगृहेत्ये तद्वै वै तत्तद्वा एतदेतद्वै तत्तद्वा एतद् वा एतदेतद्वै वा एतत्सहस्रस्य सहस्रस्यैतद्वै वा एतत्सहस्रस्य एतत्सहस्रस्य सहस्रस्यैतदेतत्सहस्रस्यायनमयनको सहस्रस्यैतदेतत्सहस्रस्यायनम् सहस्रस्यायनमयनको सहस्रस्य सहस्रस्यायनको सहस्रको सहस्रमयनको सहस्रस्य सहस्रस्यायनको सहस्रम् अयनको सहस्रको सहस्रमयनमयनको सहस्रगुस्तोत्रियाः स्तोत्रियाः सहस्रमयनमयनको सहस्रगुस्तोत्रियाः सहस्रगुस्तोत्रिया स्तोत्रिया सहस्रगो सहस्रगुस्तोत्रिया सहस्रगो सहस्रगुस्तोत्रिया सहस्रगो सहस्रगुस्तोत्रिया सहस्रम् स्तोत्रिया सहस्रगो सहस्रगुस्तोत्रिया स्तोत्रिया सहस्रम् दक्षिणा दक्षिणा सहस्रगुस्तोत्रिया स्तोत्रिया सहस्रम् दक्षिणा सहस्रम् दक्षिणा दक्षिणा सहस्रगो सहस्रम् दक्षिणा सहस्रसंवितः सहस्रसंवितो दक्षिणा सहस्रगो सहस्रम् सहस्रसंवितः दक्षिणा सहस्रसंवितः सहस्रसंवितस्य वर्गो लोको लोकस्य वर्गः सहस्रसंवितः सहस्रसंवितस्य वर्गो लोकः सहस्रसंवितः इति सहस्रसंवितः स्वर्गो लोको लोकस्य वर्गस्य वर्गो लोकस्य वर्गस्य स्वर्गस्य लोकस्य वर्गस्य वर्गो लोकस्य वर्गस्य स्वर्ग इति समाहारः लोकस्य वर्गस्य स्वर्गस्य लोको लोकस्य वर्गस्य लोकस्य लोकस्य स्वर्गस्य लोको लोकस्य वर्गस्य लोकस्य स्वर्गस्य लोकस्य लोकस्य स्वर्गस्य स्वर्गस्य लोकस्याभिरित्या अभिरित्ये लोकस्य स्वर्गस्य स्वर्गस्य लोकस्याभिरित्ये स्वर्गस्येति स्वभागस्य लोकस्याभिरित्या अभिरित्ये लोकस्य लोकस्याभिरित्ये अभिरित्या इत्यभिरित्ये सोमो वै वै सोमस्वमो वै सहस्रगो सहस्रम् वै सोमस्वमो वै सहस्रम् वै सहस्रगो सहस्रम् वै वै सहस्रमविन्ददमिन्दत् सहस्रम् वै वै सहस्रमविन्ददत् सहस्रमविन्ददमिन्दत् सहस्रगो सहस्रमविन्दत्तम् तमविन्दत् सहस्रगो सहस्रमविन्दत्तम् तमविन्दत्तम् तमविन्ददमिन्दत्तमिन्द्र इन्द्रस्तमविन्ददमिन्दत्तमिन्द्रः तमिन्द्र इन्द्रस्तन्तमिन्द्रोन्वन्विन्द्रस्तन्तमिन्द्रोनु इन्द्रोन्वन्विन्द्र इन्द्रोन्वविन्ददविन्ददन्विन्द्र इन्द्रोन्वविन्दत् अनन्वविन्ददविन्ददन्वन्वविन्दत्तौ तावविन्ददन्वन्वविन्दत्तौ अविन्दत्तौ तावविन्ददविन्दत्तौ यमो यमस्तावविन्ददविन्दत्तौ यमः तौ यमो यमस्तौ तौ यमोऽन्यागच्छन्यागच्छद्यमस्तौ तौ यमोऽन्यागच्छत् यमोऽन्यागच्छन्यागच्छद्यमो यमोऽन्यागच्छत्तौ तौऽन्यागच्छद्यमो यमोऽन्यागच्छत्तौ न्यागच्छत्तौ तौऽन्यागच्छन्यागच्छत्तावब्रवीदब्रवीत्तौऽन्यागच्छन्यागच्छत्तावब्रवीत् न्यागच्छदिति मे आगच्छत् तावब्रवीदब्रवीत्तौ तावब्रवीदस्वस्वब्रवीत्तौ तावब्रवीदस्तु अब्रवीदस्वस्वब्रवीदब्रवीदस्तु मे मे अस्त्वब्रवीदब्रवीदस्तु मे अस्तु मे मे अस्त्वस्तु मेऽत्रात्र मे अस्त्वस्तु मेऽत्र मेऽत्रात्र मे मेऽत्राप्यप्यत्र मे मेऽत्रापि अत्राप्यप्यत्रात्रापीदीत्यप्यत्रात्रापीति अपीदीत्यप्यमीत्यस्त्वस्त्वित्यप्यमीत्यस्तु इत्यस्त्वस्त्विदीत्यस्तु हि अस्त्विदीत्यस्तु हि अस्तु हि अस्त्वस्तु हि इदीदिः अस्त्वस्तु हि इदीदिः हि इत्यब्रूतामब्रूतामिति हि इत्यब्रूताम् इत्यब्रूतामब्रूतामितीत्यब्रूताकुंससो ब्रूतामितीत्यब्रूताकुंसः अब्रूताकुंससो ब्रूतामब्रूताकुंस यमो यमस्सो ब्रूतामब्रूताकुंस यमः स यमो यमस्स स यम एकस्यामेकस्यायमस्स स यम एकस्याम् यम एकस्यामेकस्याम् यमो यम एकस्याम् वीर्यम् वीर्यमेकस्याम् यमो यम एकस्याम् वीर्यम् एकस्याम् वीर्यम् वीर्यमेकस्यामेकस्याम् वीर्यम् परिपरि वीर्यमेकस्यामेकस्याम् वीर्यम् परि वीर्यम् परिपरि वीर्यम् वीर्यम् पर्यपश्यत पश्यत्परि वीर्यम् वीर्यम् पर्यपश्यत पर्यपश्यदपश्यत्परिपर्यपश्यदियमियमपश्यत्परिपर्यपश्यदियम् अपश्यदियमियमपश्यदपश्यदियम् वै वा इयमपश्यदपश्यदियम् वै इयम् वै वा इयमियम् वा अस्यास्य वा इयमियम् वा अस्य वा अस्यास्य वै वा अस्य सहस्रस्य सहस्रस्यास्य वै वा अस्य सहस्रस्य अस्य सहस्रस्य सहस्रस्यास्यास्य सहस्रस्य वीर्यम् वीर्यगो सहस्रस्यास्यास्य सहस्रस्य वीर्यम् सहस्रस्य वीर्यम् वीर्यगो सहस्रस्य सहस्रस्य वीर्यम् विभर्ति विभर्ति वीर्यगो सहस्रस्य सहस्रस्य वीर्यम् विभर्ति वीर्यम् विभर्ति विभर्ति वीर्यम् वीर्यम् विभर्तीति विभर्ति वीर्यम् वीर्यम् विभर्तीति विभर्तीति विभर्ति विभर्तीति तौ दाविति विभर्ति विभर्तीति तौ इति तौ दाविदीति तावब्रवीदब्रवीत्त्वाविदीति तावब्रवीत् तावब्रवीदब्रवीत्तौ तावब्रवीदियमयमब्रवीत्तौ तावब्रवीदियम् अब्रवीदियमियमब्रवीदब्रवीदियम् मम मेयमब्रवीदब्रवीदियम् मम इयम् मम मेयमियम् ममास्त्वस्तु ममेयमियम् ममास्तु ममास्त्वस्तु मम ममास्त्वेतदेतदस्तु मममास्त्वेतद् अस्त्वेतदेतदस्त्वस्त्वेतद्युवयोर्युवयोरेतदस्त्वस्त्वेतद्युवयोरेतद्युवयोरेतदेतद्युवयोरिति युवयोरितीत युवयोर्युवयोरितितौ इति तौ तावितीत तावब्रूतामब्रूतान्तावितीत तावब्रूताम् तावब्रूतामब्रूतान्तौ तावब्रूताकुं सर्वे सर्वे ब्रूतान्तौ तावब्रूताकुं सर्वे अब्रूताकुं सर्वे सर्वे ब्रूतामब्रूताकुं सर्वे वै वै सर्वे ब्रूतामब्रूताकुं सर्वे वै सर्वे वै वै सर्वे सर्वे वा एतदेतद्वै सर्वे सर्वे वा एतद् वा एतदेतद्वै वा एतदेतस्यामेतस्यामेतद्वै वा एतदेतस्यामेतस्यामेतदेतदेतस्याम् वीर्यम् वीर्यमेतस्यामेतदेतदेतस्याम् वीर्यम् एतस्याम् वीर्यम् वीर्यमेतस्यामेतस्याम् वीर्यम् परिपरि वीर्यमेतस्यामेतस्याम् वीर्यम् परि वीर्यम् परिपरि वीर्यम् वीर्यम् परिपश्यामः पश्यामः परि वीर्यम् वीर्यम् परिपश्यामः परिपश्यामः पश्यामः परिपरिपश्यामोगुंशमगुंशम् पश्यामः परिपरिपश्यामोगुंशम् पश्यामोगुंशमगुंशम् पश्यामः पश्यामोगुंशमागुंशम् पश्यामः पश्यामोगुंशमा अगुंशमागुंशमगुंशमाह रामहै हरामः आगुंशमगुंशमाह रामहै आह रामहै हरामः आह रामः इति हरामः आह रामः इति हरामः इति हरामहै हरामः इति तस्याम् तस्यामिति हरामहै हरामः इति तस्याम् इति तस्याम् तस्यामिति तस्यामगोषमगोषम् तस्यामिति कस्यामगोषम् तस्यामगोषमगोषम् तस्याम् तस्यामगोषमागोषम् तस्याम् तस्यामगोषमा अगोषमागोषमगोषमाहरन्ता हरन्तागोषमगोषमाहरन्त आहरन्ता हरन्ता हरन्तताम् दामहरन्ता हरन्तताम् अहरन्तताम् दामहरन्ताहरन्ततामप्सुप्सुताम हरन्ताहरन्ततामप्सु तामप्सुप्सुतान्तामप्सु प्रप्राप्सुतान्तामप्सु प्राप्सु प्रप्राप्सुप्सु प्रावेशयन् नवेशयन् प्राप्सुप्सु प्रावेशयन् आप्स्वीच्य भोसु प्रावेशयन् नवेशयन् प्रप्रावेशयन् सोमाय सोमायावेशयन् प्रप्रावेशयन् सोमाय अवेशयन् सोमाय सोमायावेशयन् नवेशयन् सोमायो देहि देहि सोमायावेशयन्नवेशयन् सोमायो देहि सोमायो देह्यु देहि सोमाय सोमायो देहीतीच्युदेहि सोमाय सोमायो देहीति उदेहीतीच्युदेह्यु देहि दिशा सेत्युदेह्यु देहि दिशा उदेहीच्युत एहि इति सा सेति दिशा रोहिणी रोहिणी सेति दिशा रोहिणी सा रोहिणी रोहिणी सा रोहिणी पिङ्गला पिङ्गला रोहिणी सा रोहिणी पिङ्गला रोहिणी पिङ्गला पिङ्गला रोहिणी रोहिणी पिङ्गलैकहायन्येकहायिनी पिङ्गला रोहिणी रोहिणी पिङ्गलैकहायिनी पिङ्गलैकहायन्येकहायिनी पिङ्गला पिङ्गलैकहायिनी रूपको रूपमेकहायिनी पिङ्गला पिङ्गलैकहायिनी रूपम् एकहायिनी रूपको रूपमेकहायन्येकहायिनी रूपम् कृत्वा कृत्वा रूपमेकहायन्येकहायिनी रूपम् कृत्वा एकहायिनीत्येकाहायिनी रूपम् कृत्वा कृत्वा रूपको रूपम् कृत्वा त्रयस्त्रिकोशता त्रयस्त्रिकोशता कृत्वा रूपको रूपम् कृत्वा त्रयस्त्रिकोशता कृत्वा त्रयस्त्रिकोशता त्रयस्त्रिकोशता कृत्वा कृत्वा त्रयस्त्रिकोशता च त्रयस्त्रिकोशता कृत्वा कृत्वा त्रयस्त्रिकोशता च त्रयस्त्रिकोशता च त्रयस्त्रिकोशता त्रयस्त्रिकोशता च त्रिभिस्त्रिभिश्च त्रयस्त्रिकोशता त्रयस्त्रिकोशता च त्रिभिः त्रयस्त्रिकोशते चत्रयः त्रिकोशता चत्रिभिस्त्रिभिश्च चत्रिभिश्च चत्रिभिश्च चत्रिभिश्च त्रिभिश्च चत्रिभिस्त्रिभिश्च शतैः शतैश्च त्रिभिस्त्रिभिश्च शतैः त्रिभिर्त्रिभिः शतैः शतैश्च शतैः सह सह शतैश्च दशतैः सह शतैः सह सह शतैः शतैः सहोदयदुदैत् सह शतैः शतैः सहोदयीन् सहोदयदुदैत् सह सहोदयित् तस्मादुदैत् सह सहोदयित्तस्मात् उदयित्तस्मात्तस्मादुदयदुदयित्तस्मात् द्रोहिण्या रोहिण्या तस्मादुदयदुदयित्तस्मात् द्रोहिण्या उदयदित्युदोहैस्माद्रोहिण्या रोहिण्या तस्मात्तस्माद्द्रोहिण्या पिङ्गलया पिङ्गलया रोहिण्या तस्मात्तस्माद्द्रोहिण्या पिङ्गलया रोहिण्या पिङ्गलया पिङ्गलया रोहिण्या रोहिण्या पिङ्गलैकहायन्येकहायन्या पिङ्गलया रोहिण्या रोहिण्या पिङ्गलैकहायन्या पिङ्गलैकहायन्येकहायन्या पिङ्गलया पिङ्गलैकहायन्या सोमको सोममेकहायन्या पिङ्गलया पिङ्गलैकहायन्या सोमम् एकहायन्या सोमको सोममेकहायन्यैकहायन्या सोमम् क्रीणीयात् क्रीणीयात् सोममेकहायन्यैकहायन्या सोमम् क्रीणीयात् एकहायन्येत्येकहायन्या सोमम् क्रीणीयात् क्रीणीयात् सोमको सोमम् क्रीणीयात् यो यः क्रीणीयात् सोमको सोमम् क्रीणीयाद्यः क्रीणीयाद्यो यः क्रीणीयात् क्रीणीयाद्य एवमेव यः क्रीणीयात् क्रीणीयाद्य एवम् एवमेव यो य एवम् विद्वान् विद्वानेव यो य एवम् विद्वान् एवम् विद्वान् विद्वान् एवमेवम् विद्वान् रोहिण्या रोहिण्या विद्वान् एवमेवम् विद्वान् रोहिण्या विद्वान् रोहिण्या रोहिण्या विद्वान् विद्वान् रोहिण्या पिङ्गलया पिङ्गलया रोहिण्या विद्वान् विद्वान् रोहिण्या पिङ्गलया रोहिण्या पिङ्गलया पिङ्गलया रोहिण्या रोहिण्या पिङ्गलैकहायन्यैकहायन्या पिङ्गलया रोहिण्या रोहिण्या पिङ्गलैकहायन्या पिङ्गलैकहायन्यैकहायन्या पिङ्गलया पिङ्गलैकहायन्या सोमको सोममेकहायन्या पिङ्गलया पिङ्गलैकहायन्या सोमम् एकहायन्या सोमको सोममेकहायन्यैकहायन्या सोमम् क्रीणाति क्रीणाति सोममेकहायन्यैकहायन्या सोमम् क्रीणाति एकहायन्येत्येकहायन्या सोमम् क्रीणाति क्रीणाति सोमको सोमम् क्रीणाति त्रयस्त्रिकोशता त्रयस्त्रिकोशता क्रीणाति सोमको सोमम् क्रीणाति त्रयस्त्रिकोशता क्रीणाति त्रयस्त्रिकोशता त्रयस्त्रिकोशता क्रीणाति क्रीणाति त्रयस्त्रिकोशता च त्रयस्त्रिकोशता क्रीणाति क्रीणाति त्रयस्त्रिकोशता च त्रयस्त्रिकोशता च त्रयस्त्रिकोशता त्रयस्त्रिकोशता चैवैव च त्रयस्त्रिकोशता त्रयस्त्रिकोशता चैव त्रयस्त्रिकोशते त्रयः त्रिकोशताः चैवैव च चैवास्यास्यैव चैवास्य एवास्यास्यैवैवास्य त्रिभिस्त्रिभिरस्यैवैवास्य त्रिभिः अस्य त्रिभिस्त्रिभिरस्यास्य त्रिभिश्च च त्रिभिरस्यास्य त्रिभिश्च त्रिभिश्च च त्रिभिस्त्रिभिश्च शतैः शतैश्च त्रिभिस्त्रिभिश्च शतैः त्रिभिरित्रिभिः चशतैः शतैश्च दशतैः सोमः सोमश्शतैश्च दशतैः सोमः शतैः सोमः सोमश्शतैः शतैः सोमः क्रेतः क्रेतः सोमश्शतैः शतैः सोमः क्रेतः सोमः क्रेतः क्रेतः सोमः सोमः क्रेतो भवति भवति क्रेतः सोमः सोमः क्रेतो भवति क्रेतो भवति भवति क्रेतः क्रेतो भवति सुक्रीतेन सुक्रीतेन भवति क्रेतः क्रेतो भवति सुक्रीतेन भवति सुक्रीतेन सुक्रीतेन भवति भवति सुक्रीतेन यजते सुक्रीतेन भवति भवति सुक्रीतेन यजते सुक्रीतेन यजते यजते सुक्रीतेन सुक्रीतेन यजते तां तां यजते सुक्रीतेन सुक्रीतेन यजते तां सुक्रीतेनेति सुक्रीतेन यजते कान्तां यजते यजते तामप्सुतां यजते यजते तामप्सु तामप्सुप्सुतान्तामप्सु प्राप्सुतान्तामप्सु अप्सु प्रप्राप्सुप्सु प्रावेशयन्नवेशयन् प्राप्सुप्सु प्रावेशयन् अप्सेत्यपुसु प्रावेशयन्नवेशयन् प्रप्रावेशयन्निन्द्रायेन्द्रायावेशयन् प्रप्रावेशयन्निन्द्राय अवेशयन्निन्द्रायेन्द्रायावेशयन्नवेशयन्निन्द्रायो देह्युदेहीन्द्रायावेशयन्नवेशयन्निन्द्रायो देहि इन्द्रायो देह्युदेहि इन्द्रायेन्द्रायो देहीत्युदेहि इन्द्रायेन्द्रायो देहीति उदेहीत्युदेह्युदेहि सा सेत्युदेह्युदेहि सा उदेहीत्युदेहि इति सा सोचीति सा रोहिणी रोहिणी सेतीति सा रोहिणी रोहिणी सा रोहिणी लक्ष्मणा लक्ष्मणा रोहिणी सा रोहिणी लक्ष्मणा रोहिणी लक्ष्मणा लक्ष्मणा रोहिणी रोहिणी लक्ष्मणा पृष्ठौ हि लक्ष्मणा रोहिणी रोहिणी लक्ष्मणा पृष्ठौ हि लक्ष्मणा पृष्ठौ हि लक्ष्मणा लक्ष्मणा पृष्ठौ हि वार्त्रघ्ने वार्त्रघ्ने पृष्ठौ हि लक्ष्मणा लक्ष्मणा पृष्ठौ हि वार्त्रघ्ने पृष्ठौ हि वार्त्रघ्ने वार्त्रघ्ने पृष्ठौ हि वार्त्रघ्ने रूपको रूपं वार्त्रघ्ने पृष्ठौ हि वार्त्रघ्ने रूपम् वार्त्रघ्ने रूपकं रूपं वार्त्रघ्ने वार्त्रघ्ने रूपं कृत्वा कृत्वा रूपं वार्त्रघ्ने वार्त्रघ्ने रूपं कृत्वा वार्त्रघ्नेति वार्त्रघ्ने रूपं कृत्वा कृत्वा रूपको रूपं कृत्वा त्रयस्त्रिमुषता त्रयस्त्रिमुषता कृत्वा रूपको रूपं कृत्वा त्रयस्त्रिमुषता कृत्वा त्रयस्त्रिमुषता त्रयस्त्रिमुषता कृत्वा कृत्वा त्रयस्त्रिमुषता च त्रयस्त्रिमुषता कृत्वा कृत्वा त्रयस्त्रिमुषता च त्रयस्त्रिकोंशदा चत्रयस्त्रिकोंशदा त्रयस्त्रिकोंशदा चत्रिभिस्त्रिभिश्चत्रयस्त्रिकोंशदा त्रयस्त्रिकोंशदा चत्रिभिः त्रयस्त्रिकोंशते त्रयः त्रिकोंशदाः चत्रिभिस्त्रिभिश्च चत्रिभिश्च चत्रिभिश्च चत्रिभिश्च त्रिभिश्च चत्रिभिस्त्रिभिश्च शतैः शतैश्च त्रिभिस्त्रिभिश्च शतैः त्रिभिरिति त्रिभिः शतैः शतैश्च शतैः सह सह शतैश्च शतैः सह शतैः सह सह शतैः शतैः सहोदयैदुदैः सह शतैः शतैः सहोदयैद् ोहिणीं लक्ष्मणा लक्ष्मणा गोरोहिणीं तस्मात् तस्मात् द्रोहिणीं लक्ष्मणाम् रोहिणीं लक्ष्मणा लक्ष्मणा गोरोहिणी गोरोहिणीं लक्ष्मणां पृष्ठोहीं पृष्ठोहीं लक्ष्मणा गोरोहिणी गोरोहिणीं लक्ष्मणां पृष्ठोहीं लक्ष्मणां पृष्ठोहीं पृष्ठोहीं लक्ष्मणा लक्ष्मणां पृष्ठोहीं वार्त्रघ्नीं वार्त्रघ्नीं पृष्ठोहीं लक्ष्मणा लक्ष्मणां पृष्ठोहीं वार्त्रघ्नीं पृष्ठोहीं वार्त्रघ्नीं वार्त्रघ्नीं पृष्ठोहीं पृष्ठोहीं वार्त्रघ्नीं दद्यात् दद्यात् वार्त्रघ्नीं पृष्ठोहीं पृष्ठोहीं वार्त्रघ्नीं दद्यात् वार्त्रघ्नीं दद्यात् दद्यात् वार्त्रघ्नीं वार्त्रघ्नीं दद्यात् यो यो दद्यात् वार्त्रघ्नीं वार्त्रघ्नीं दद्यात् वार्त्रघ्नेमिति वार्त्राघ्नीं दद्यात् यो यो दद्यात् दद्यात् एवमेव यो दद्यात् दद्यात् एवम् य एवमेव यो एवं मृत्वान् मृत्वान् एवं यो य एवं मृत्वान् एवं मृत्वान् मृत्वान् एवमेवं मृत्वान् रोहिणी गोरोहिणीं मृत्वान् एवमेवं मृत्वान् रोहिणीम् विद्वान् रोहिणी गोरोहिणीं विद्वान् विद्वान् रोहिणीं लक्ष्मणा लक्ष्मणा गोरोहिणीं विद्वान् विद्वान् रोहिणीं लक्ष्मणाम् रोहिणीं लक्ष्मणा लक्ष्मणा गोरोहिणी गोरोहिणीं लक्ष्मणां पष्ठोहीं पष्ठोहीं लक्ष्मणा गोरोहिणी गोरोहिणीं लक्ष्मणां पष्ठोहीं लक्ष्मणां पष्ठोहीं पष्ठोहीं लक्ष्मणा लक्ष्मणां पष्ठोहीं वार्त्रघ्नीं वार्त्रघ्नीं पष्ठोहीं लक्ष्मणा लक्ष्मणां पष्ठोहीं वार्त्रघ्नीं पष्ठोहीं मात्रघ्नीं मात्रघ्नीं पष्ठोहीं पष्ठोहीं मात्रघ्नीं ददाति ददाति वार्त्रघ्नीं पष्ठोहीं पष्ठोहीं मात्रघ्नीं ददाति वार्त्रघ्नीं ददाति ददाति वार्त्रघ्नीं मात्रघ्नीं ददाति त्रयस्त्रिंशत्रयस्त्रिंशत्तदाति वार्त्रघ्नीं मात्रघ्नीं ददाति त्रयस्त्रिंशत् वार्त्रघ्नीमिति वार्त्राघ्नीं ददाति त्रयस्त्रिंशत्रयस्त्रिंशत्तदाति ददाति त्रयस्त्रिंशच्च त्रयस्त्रिंशत्तदाति ददाति त्रयस्त्रिंशच्च त्रयस्त्रिकोंशच्च चत्रयस्त्रिकोंशत्रयस्त्रिकोंशच्चैवैव च त्रयस्त्रिकोंशत्रयस्त्रिकोंशच्चैव त्रयस्त्रिकोंशदिति त्रयः त्रिकोंशदैवैव चैवास्यास्यैव चैवास्य एवास्यास्यैवैवास्य त्रीणि त्रीण्यस्यैवैवास्य त्रीणि अस्य त्रीणि त्रीण्यस्यास्य त्रीणि च त्रीण्यस्यास्य त्रीणि च त्रीणि च त्रीण त्रीणि च शतानि शतानि च त्रीण त्रीणि च शतानि त्रिशतानि शतानि च दशतानि सा शतानि च दशतानि सा शतानि सा शतानि शतानि सा दत्ता दत्ता सा शतानि शतानि सा दत्ता सा दत्ता दत्ता सा दत्ता भवति भवति दत्ता सा दत्ता भवति दत्ता भवति भवति दत्ता दत्ता भवति तां तां भवति दत्ता दत्ता भवति तां भवति तां तां भवति भवति तामप्सुप्सु तां भवति भवति तामप्सु तामप्सुप्सु तां तामप्सु प्रप्राप्सु तां तामप्सु प्र अप्सु प्राप्सु प्रावेशयन् प्रावेशयन् अप्सु प्रावेशयन्नवेशयन्प्रावेशयनुयमाय अवेशयनुयमाय अवेशयन्नवेशयनुयमायो देह्युदेहि यमाय अवेशयन्नवेशयनुयमायो देहि यमायो देह्युदेहि यमाय यमायो देहीत्युदेहि यमाय यमायो देहीति भवति वाग्भवति भवति वागेवैव वाग्भवति भवति वागेव वागेवैव वाग्वागेव सहस्रतमी सहस्रतम्येव वाग्वागेव सहस्रतमी एव सहस्रतमी सहस्रतम्येवैव सहस्रतमी तस्मात् सहस्रतम्येवैव सहस्रतमी तस्मात् सहस्रतमेव सहस्रतमेव तस्मात् वरः हिमरोपरोहि वरः सहस्रगो सहस्रं वरोहि वरः सहस्रं वरः सहस्रगो सहस्रं वरोः वरः सहस्रमस्यास्य सहस्रं वरोः वरः सहस्रमस्यास्य सहस्रगो सहस्रमस्य दत्ता भवति दत्ता भवति भवति दत्ता भवति तस्मात् वरोनः वरोनः प्रतिगृह्यः स प्रतिगृह्यत् प्रतिगृह्यो न वरोनः प्रतिगृह्यः रप्रतिगृह्यः प्रतिगृह्यो न रप्रतिगृह्यस्य सहस्रगो सहस्रं वरोः वरः सहस्रमस्यास्य सहस्रगो सहस्रं वरोः वरः सहस्रमस्यास्य प्रतिगृहीतं प्रतिगृहीतमस्य सहस्रगो सहस्रमस्य प्रतिगृहीतम् सहस्रगो सहस्रं दत्तत् सहस्रमप्रतिगृहीतमप्रतिगृहीतमो सहस्रं दत्तत् सहस्रमप्रतिगृहीतम् सहस्रमप्रतिगृहीतमप्रतिगृहीतमो सहस्रगो सहस्रमप्रतिगृहीतम् भवति भवत्यप्रतिगृहीतमो सहस्रगो सहस्रमप्रतिगृहीतम् भवति अप्रतिगृहीतमित्यप्रतिगृहीतम् भवत्यभेदेन्यभेदेनी आवरण्यत एन्यन्यत एन्याहुरावरण्यत एनीस्यात् सहस्रगो सहस्रग्स्याद् अन्यत एन्यन्यत एनीस्यात् सहस्रम् अन्यत एनीत्यन्यतः एनी स्यात् सहस्रगो सहस्रग्स्याद् सहस्रम् परस्तात् परस्तात् सहस्रग्स्याद् सहस्रम् परस्तात् सहस्रं परस्तात् परस्तात् सहस्रगो सहस्रं परस्तादेतमेतं परस्तात् सहस्रगो सहस्रं परस्तादेतम् परस्तादेतमेतम् परस्तात् परस्तादेतमिदीत्येतम् परस्तात् परस्तादेतमिति एतमितीत्येतमेतमिति या येत्येतमेतमिति या इति या येतीति यैवैव येतीति यैवैव यायैव वरोवर एव यायैव वरः एव वरोवर एवैव वरः कल्याणी कल्याणी वर एवैव वरः कल्याणी वरः कल्याणी कल्याणी वरोवरः कल्याणी रूपसमृद्धा रूपसमृद्धा कल्याणी वरोवरः कल्याणी रूपसमृद्धा कल्याणी रूपसमृद्धा रूपसमृद्धा कल्याणी कल्याणी रूपसमृद्धा सा सा रूपसमृद्धा कल्याणी कल्याणी रूपसमृद्धा सा रूपसमृद्धा सा रूपसमृद्धा रूपसमृद्धा सा स्यात् स्यात् सा रूपसमृद्धा रूपसमृद्धा सा स्यात् रूपसमृद्धेति रूपः समृद्धा सा स्यात् स्यात् सा सा स्यात् सा सा स्यात् सा सा स्यात् सा स्यात् सा सा स्यात् स्यात् सा हि सा स्यात् स्यात् सा हि सा हि सा सा हि वरो वरो हि सा सा हि वरः हि वरोवरो हि वरः समृद्धि समृद्धि वरो हि वरः समृद्धि वरः समृद्धि समृद्धि वरो वरः समृद्धि ताम् वागो समृद्धि वरो वरः समृद्धि ताम् समृद्धेतान् तागो समृद्धि समृद्धेतामुत्तरेणोत्तरेण तागो समृद्धि समृद्धेतामुत्तरेण समृद्ध्या इति सम्मध्ये तामुत्तरेणोत्तरेण ताम् तामुत्तरेणाग्नि ईध्रमाग्नि ईध्रमुत्तरेण ताम् तामुत्तरेणाग्नि ईध्रम् उत्तरेणाग्नि ईध्रमाग्नि ईध्रमुत्तरेणोत्तरेणाग्नि ईध्रम् पर्याणीय पर्याणीयाग्नि ईध्रमुत्तरेणोत्तरेणाग्नि ईध्रम् पर्याणीय उत्तरेणेत्युदोत्तरेण आग्नि ईध्रम् पर्याणीय पर्याणीयाग्नि ईध्रमाग्नि ईध्रम् पर्याणीया हवनीयस्याहवनीयस्य पर्याणीयाग्नि ईध्रमाग्नि ईध्रम् पर्याणीया हवनीयस्या आग्नि ईध्रमित्याग्नि ईध्रम् पर्याणीया हवनीयस्याहवनीयस्य पर्याणीय पर्याणीया हवनीयस्यान्देन्द आहवनीयस्य पर्याणीय पर्याणीया हवनीयस्यान्दे आहवनीयस्यान्देन्द आहवनीयस्याहवनीयस्यान्दे द्रोणकलशम् द्रोणकलशमन्त आहवनीयस्याहवनीयस्यान्दे द्रोणकलशम् आहवनीयस्येत्या हवनीयस्या अन्ते द्रोणकलशम् द्रोणकलशमन्देन्दे द्रोणकलशमवावद्रोणकलशमन्देन्दे द्रोणकलशमव द्रोणकलशमवावद्रोणकलशम् द्रोणकलशमवघ्रापयेत् घ्रापयेदवद्रोणकलशम् द्रोणकलशमवघ्रापयेत् द्रोणकलशमिति द्रोणकलशम् अवघ्रापयेत् घ्रापयेदवावघ्रापयेदाघ्रापयेदवावघ्रापयेदा घ्रापयेदाघ्रापयेद्घ्रापयेदादिघ्रदिघ्राघ्रापयेद्घ्रापयेदादिघ्र आदिघ्रदिघ्रादिघ्रकलशम् कलशम् जिघ्रादिघ्रकलशम् जिघ्रकलशम् कलशम् जिघ्रजिघ्रकलशम् महिमहि कलशम् जिघ्रजिघ्रकलशम् महि कलशम् महिमहि कलशम् कलशम् मह्युरुधारोरुधा रामहि कलशम् कलशम् मह्युरुधारा मह्युरुधारोरुधा रामहि मह्युरुधा रामयस्वदी पयस्वत्युरुधा रामहि मह्युरुधा रापयस्वदी रुधा रापयस्वदी पयस्वत्युरुधा रोरुधा रापयस्वत्या पयस्वत्युरुधा रोरुधा रापयस्वत्या उरुधारेत्युरुधारा पयस्वत्या पयस्वदी पयस्वत्या त्वा त्वा पयस्वदी पयस्वत्या त्वा त्वा त्वा त्वा विशन्तु विशन्तु त्वा त्वा विशन्तु त्वा विशन्तु विशन्तो रात्वा विशन्तिन्दव इन्दवो विशन्तु त्वा त्वा विशन्तिन्दवः विशन्तिन्दव इन्दवो विशन्तु विशन्तिन्दवः समुद्रको समुद्रमिन्दवो विशन्तु विशन्तिन्दवः समुद्रम् इन्दवः समुद्रको समुद्रमिन्दव इन्दवः समुद्रमिवेव समुद्रमिन्दव इन्दवः समुद्रमिव समुद्रमिवेव समुद्रको समुद्रमिव सिन्धवः सिन्धव इव समुद्रको समुद्रमिव सिन्धवः इव सिन्धवः सिन्धव इवेव सिन्धवः सा सा सिन्धव इवेव सिन्धवः सा सिन्धवः सा सा सिन्धवः सिन्धवः सामा मासा सिन्धवः सिन्धवः सामा सामा मासा सामा सहस्रे सहस्रे मासा सामा सहस्रे मा सहस्रे सहस्रे मामा सहस्र आ सहस्रे मामा सहस्र आ सहस्र आ सहस्रे सहस्र आभज भजा सहस्रे सहस्र आभज आभज भजा भज प्रजया प्रजया भजा भज प्रजया भज प्रजया प्रजया भज भज प्रजया पशुभिः पशुभिः प्रजया भज भज प्रजया पशुभिः प्रजया पशुभिः पशुभिः प्रजया प्रजया पशुभिः सह सह पशुभिः प्रजया प्रजया पशुभिः सह प्रजयेति प्राजया पशुभिः सह सह पशुभिः पशुभिः सह पुनः पुनः सह पशुभिः पशुभिः सह पुनः पशुभिरिति पशुभिः सह पुनः पुनः सह सह पुनर्मा पुनः सह सह पुनर्मा पुनर्मा पुनः पुनर्मा पुनः पुनर्मा मा मा विशताद् विशतादा मा विशताद् आविशताद्विशताद्विशताद्रयीरैर्विशताद्विशताद्रयिः विशताद्रयीरैर्विशताद्विशताद्रयिरुदेतरैर्विशताद्विशताद्रयिरिति प्रजया पशुभिरय्या पशुभिरय्यारय्या पशुभिः पशुभिरय्या सकोसको रय्या पशुभिः पशुभिरय्यासम् पशुभिरिति पशुभिः रय्यासकोसको रय्यारय्या समर्थयत्यर्थैरसको रय्यारय्या समर्थयति समर्थयत्यर्थैरसको समर्थयति प्रजावान् प्रजावानर्थैरसको समर्थयति प्रजावान् अर्थैति प्रजावान् प्रजावानर्थयत्यर्थैति प्रजावान् पशुमान् पशुमान् प्रजावानर्थयत्यर्थैति प्रजावान् पशुमान् प्रजावान् पशुमान् पशुमान् प्रजावान् प्रजावान् पशुमान् प्रियमान् प्रियमान् पशुमान् प्रजावान् प्रजावान् पशुमान् प्रियमान् प्रजावान् प्रजावान् पशुमान् प्रियमान् प्रियमान् पशुमान् पशुमान् प्रियमान् भवति प्रियमान् पशुमान् पशुमान् प्रियमान् भवति पशुमानिति पशुमान् प्रियमान् भवति भोजरयमान् प्रियमान् भवति यो य भोजरयमान् प्रियमान् भवति यः प्रियमानिति रयिमान् भवति यो य भवति भवति य एवमेवय्य भवति भवति य एवम् य एवमेवय्यो य एवम् वेद वेदैवय्यो य एवम् वेद एवम् वेद वेदैवमेवम् वेदतया तया वेदैवमेवम् वेदतया वेदतया तया वेद वेदतया सह सहतया वेद वेदतया सह तया सह सहतया तया सहाग्नीध्रमाग्नीध्रमो सहतया तया सहाग्नीध्रम् प्रदीच्यां दिष्टं ज्ञां दिष्टं ज्ञां प्रदीच्यां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां प्रदीच्यां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज्ञां दिष्टं ज् तदैरयेथामैरयेथान्तत्तदैरयेथामीत्यैरयेथान्तत्तदैरयेथामिति ैरयेथामिरयेथामिरयेथामिदत्रेधा विभक्तम् त्रेधा विभक्तमिदित्रेधा विभक्तम् त्रेधा विभक्तम् वै वैत्रेधा विभक्तमिदित्रेधा विभक्तम् वै त्रेधा विभक्तम् वै वैत्रेधा विभक्तम् त्रेधा विभक्तम् वैत्रिधात्रे त्रिधात्रे वैत्रेधा विभक्तम् त्रेधा विभक्तम् वैत्रिधात्रे त्रेधा विभक्तमिदित्रेधा विभक्तम् वैत्रिरात्रे त्रिरात्रे वै वैत्रिरात्रे सहस्रगुं सहस्रम् त्रिरात्रे वै वैत्रिरात्रे सहस्रम् त्रिरात्रे सहस्रगुं सहस्रम् त्रिरात्रे त्रिरात्रे सहस्रगुं सहस्रीगुं सहस्रीगुं सहस्रम् त्रिरात्रे त्रिरात्रे सहस्रगुं सहस्री त्रिरात्र इति त्रिरात्रे सहस्रगुं सहस्रीगुं सहस्रीगुं सहस्रगुं सहस्रगुं सहस्रीमेवैव सहस्रीगुं सहस्रगुं सहस्रगुं सहस्रीमेव सहस्रीमेवैव सहस्रीगुं सहस्रीमेवैनामेनामेव सहस्रीगुं सहस्रीमेवैनाम् एवैनामेनामेवैनाम् करोति करोत्येनामेवैनाम् करोति एनाम् करोति करोत्येनामेनाम् करोति सहस्रस्य सहस्रस्य करोत्येनामेनाम् करोति सहस्रस्य करोति सहस्रस्य सहस्रस्य करोति करोति सहस्रस्यैवैव सहस्रस्य करोति करोति सहस्रस्यैव सहस्रस्यैवैव सहस्रस्य सहस्रस्यैवैनामेनामेव सहस्रस्य सहस्रस्यैवैनाम् एवैनामेनामेवैनाम् मात्राम् मात्रामेनामेवैनाम् मात्राम् एनाम् मात्राम् मात्रामेनामेनाम् मात्राम् करोति करोति मात्रामेनामेनाम् मात्राम् करोति मात्राम् करोति करोति मात्राम् मात्राम् करोति रूपाणि रूपाणि करोति मात्राम् मात्राम् करोति रूपाणि करोति रूपाणि रूपाणि करोति करोति रूपाणि जुहोति जुहोति रूपाणि करोति करोति रूपाणि जुहोति रूपाणि जुहोति जुहोति रूपाणि रूपाणि जुहोति रूपैः रूपैर्जुहोति रूपाणि रूपाणि जुहोति रूपैः जुहोति रूपैः रूपैर्जुहोति जुहोति रूपैरेवैव रूपैर्जुहोति जुहोति रूपैरेव रूपैरेवैव रूपैः रूपैरेवैनामेनामेव रूपैः रूपैरेवैनाम् एवैनामेनामेवैवैनागुंसकुंसमेनामेवैवैनागुंसम् एनागुंसकुंसमेनामेनागुंसमर्थयत्यर्थैः समेनामेनागुंसमर्थयति समर्थयत्यर्थैरसकम् समर्थयतस्यास्तस्य अर्थैर्दस्यास्तस्य अर्धैत्यर्थैर्दस्य उपोत्थायो बोत्थायकस्यास्तस्य उपोत्थायकर्णम् कर्णम् उपोत्थायकस्यास्तस्य उपोत्थायकर्णम् उपोत्थायकर्णम् उपोत्थायकर्णम् उपोत्थायेत्युपा उत्थाय कर्णमाकर्णम् कर्णमाजपेद्यपेदाकर्णम् कर्णमाजपेद् आजपेद्यपेदाजपेदिडैरेजपेदाजपेदिडे जपेदिडैरेजपेद्यपेदिडेरन्तेरन्तकिडेजपेद्यपेदिडेरन्ते अदिते सरस्वति सरस्वत्यदिदेति ते सरस्वति प्रिये प्रिये सरस्वत्य ते सरस्वति प्रिये सरस्वति प्रिये प्रिये सरस्वति सरस्वति प्रिये प्रेयसि प्रेयसि प्रिये सरस्वति सरस्वति प्रिये प्रेयसि प्रिये प्रेयसि प्रेयसि प्रिये प्रिये प्रेयसि महि महि प्रेयसि प्रिये प्रिये प्रेयसि महि प्रेयसि महि महि प्रेयसि प्रेयसि महि विश्रुति विश्रुति महि प्रेयसि प्रेयसि महि विश्रुति महि विश्रुति विश्रुति महि महि विश्रुत्येतान्येतानि विश्रुति महि महि विश्रुत्येतानि विश्रुत्येतान्येतानि विश्रुति विश्रुत्येतानि चेत एतानि विश्रुति विश्रुत्येतानि ते विश्रुति दिवि श्रुति एतानि चेत एतान्येतानि ते अग्निये अग्नियेत एतान्येतानि ते अग्निये ते अग्निये अग्नियेते ते अग्निये नामानि नामान्यग्नियेते ते अग्निये नामानि अग्निये नामानि नामान्यग्निये अग्निये नामानि सुकृतम् सुकृतम् नामान्यग्निये अग्निये नामानि सुकृतम् नामानि सुकृतम् सुकृतम् नामानि नामानि सुकृतम् मामा सुकृतम् नामानि नामानि सुकृतम् मा सुकृतम् मामा सुकृतमो सुकृतम् मा देवेषु देवेषु मा सुकृतमो सुकृतम् मा देवेषु सुकृतमिति सुकृतम् मा देवेषु देवेषु मामा देवेषु ब्रूतात् ब्रूतात् देवेषु मामा देवेषु ब्रूतात् देवेषु ब्रूतात् ब्रूतात् देवेषु देवेषु ब्रूतादिति ब्रूतात् देवेषु देवेषु ब्रूतादिति ब्रूतादिति ब्रूतात् ब्रूतादिति देवेभ्यो देवेभ्य इति ब्रूतात् ब्रूतादिति देवेभ्य इति देवेभ्यो देवेभ्य इति देवेभ्य एवैव देवेभ्य इति देवेभ्य एव देवेभ्य एवैव देवेभ्यो देवेभ्य एवैनमेनमेव देवेभ्यो देवेभ्य एवैनम् एवैनमेनमेवैवैनमैनमेवैवैनमा एनमैनमेनमावेदयति वेदयत्यैनमेनमावेदयति आवेदयति वेदयत्यावेदयत्यन्मनु वेदयत्यावेदयत्यनु वेदयत्यन्मनु वेदयति वेदयत्यन्वेनमेनमनु वेदयति वेदयत्यन्वेनम् अन्वेनमेनमन्वन्वेनम् देवादेवा एनमन्वन्वेनम् देवा एनम् देवादेवा एनमेनम् देवाबुध्यन्ते बुध्यन्ते देवा एनमेनम् देवाबुध्यन्ते देवाबुध्यन्ते बुध्यन्ते देवादेवा बुध्यन्ते बुध्यन्त इति बुध्यन्ते।